सर्वेषां स्वागतं, नमस्कारः. अद्य प्रेरणार्थे निच् इति करपत्रम् अनुवर्तते. गते सप्ताहे सप्ताहद्वयम् अस्माभिः दृष्टं स्वतन्त्रः कर्ता इति संज्ञासूत्रम् आसीत्. क्रियायां स्वातन्त्र्येण विवक्षितः अर्थः कर्ता स्यात् इति. अनन्तरं नमस्कारः भगिनि, स्वागतं भगिनि. द्वितीयसूत्रम् आसीत् तत् प्रयोजकः हेतुश्च इति सूत्रं दृष्टवन्तः. येन हेतोः अपि प्रयोजकस्य अपि हेतु इति, अनन्तरं कर्ता इति संज्ञा विधीयते इति. अनन्तरं गते सप्ताहे पुनः दृष्टमासीत् कि हेतुमपि च इत्यनेन यत्र प्रयोजकव्यापारः यत्र भवति तादृशसन्दर्भे तत्र तु धातोः परे निच् प्रत्ययः विधीयते इति, हेतुमति च इति अनेन सूत्रेण विधीयते इति दृष्टवन्तः. ततः अग्रे पुनः अस्माभिः दृष्टं यत्र निच् प्रत्ययः अस्ति. निच् प्रत्ययः सनाद्यन्तदातवः इति, सनादिप्रत्ययेषु द्वादशप्रत्ययाः सन्ति, तेषु अन्यतमः इति दृष्टवन्तः. इत्युक्ते यत्र हेतुमति च इत्यनेन नूतनधातुः इति धातुः निच् विधानं भवति, तदनन्तरं यत् अस्माभिः प्राप्यते प्रक्रिया कृत्वा तत् नूतनधातुः अस्ति सनाद्यन्तादातवः इति सूत्रेण इति दृष्टवन्तः. अनन्तरं पुनः वयं सारांशरूपेण अस्माकं यत्र अष्टाध्यायीपुस्तके तु निच् प्रत्ययः त्रिप्रकारकः इति दृष्टवन्तः. प्रथमनिच् प्रत्ययः विधीयते मण्डमिश्र श्लद नल क्षम्यतां शलदनलवण व्रतवस्त्रहल कलकृत तूतेभ्यो निच् इति सूत्रेण प्रातिपदिकेभ्यः अनेकेभ्यः नामधातुभ्यः निच् प्रत्ययः विधीयते इति. नामधातुप्रकरणे आयाति तर्हि प्रातिपदिकेभ्यः निच् विधीयते इति. अनन्तरं द्वितीयसूत्रम् अस्माकं सुपरिचितसूत्रमस्ति, सत्यापपाश रूपवीणा स्थूलश्लोकसेनालोम त्वच वर्म वर्णचूर्णचुरादिभ्यो निच्यति. चुरादिगणस्य दशमगणेभ्यः निच् प्रत्ययः विधीयते. अयं निच् तु स्वार्थे भवति इत्यपि पूर्वम् अस्माभिः दृष्टम्. अनन्तरं तृतीयं यत्र अस्माकं प्रयोजकव्यापारे अस्माकं तु हेतुमति च इति अनेन सूत्रेण निच् प्रत्ययः विधीयते. यत्र प्रयोजकव्यापारः यत्र भवति तत्तु प्रेरणार्थकनिच् अस्ति इति अपि अस्माभिः दृष्टं. तर्हि अनन्तरं यत्र प्रेरणार्थे निच् भवति तत्र प्रक्रिया इति सूत्रत्रयम् अस्माभिः दृष्टमासीत्. यत्र अजन्तधातुः अस्ति चेत् सामान्य अस्माकम् अजन्तधातूनां कृते अस्माकं सूत्रम् एतावत्पर्यन्तं वयं दृष्टवन्तः सार्वधातुकार्धातुक इति सूत्रं. किन्तु अत्र यत्र निच् प्रत्ययः भवति तत्र तु मुद्रणसर्वं न कृतवती. यत्र निच् प्रत्ययः विधीयते तत्र तु सार्वधातुकार्धातुक इति प्रभाद्य अचोणिति इति सूत्रं कार्यं करोति. कि यत्र अजन्तधातुः अस्ति तत्र तु अचः वर्णस्य अन्तिम अचः वर्णस्य वृद्धिः भवति इति दृष्टवन्तः. अनन्तरम् अस्ति यत्र उपदा वर्णः इति प्रश्ने सति हलन्तधातुः अस्ति चेत् अजन्तधातुः अस्ति चेत् अचोमिति इत्यनेन अन्तिम अचुवर्णस्य वृद्धिः भवति. यदि हलन्तधातुः अस्ति चेत् उपदा वर्णः द्रष्टव्यः. अत्र उपदायां यदि ह्रस्व अकारः अस्ति चेत् अत उपदायाः इति सूत्रेण ङिति ङिति प्रत्यये परे पुनः वृद्धिः भवति. अकारस्य वृद्धिवर्णः तु आकारः अस्ति इति कृत्वा आकारः प्राप्नुमः. अनन्तरं यदि उपदायां हलन्तधातुः अनन्तरम् उपदायां लघु इक् अस्ति चेत् सुगन्तलघुवदस्य च इत्यनेन गुणकार्यं भवति. तर्हि स्थलद्वये यत्र अजन्तधातुः अस्ति चेत् वृद्धिः भवति, अत उपदा अस्ति चेत् तत्र तु वृद्धिः भवति, आकारः भवति. अनन्तरम् इक् उपदायां लघु इक् वर्णः अस्ति चेत् तत्र तु सामान्यकार्यमस्ति, अस्माकं गुणकार्यं भवति सार्वधातुकार्धातुके इति निमित्तं प्रत्यये परे इति. निच् प्रत्ययः आर्धातुकप्रत्ययः अस्ति इति कृत्वा उगन्तलघुपदस्य चैत्यस्य कार्यं गुणकार्यं भवति इति अग्रे पश्याम. उषा भगिनी नमस्कारः भगिनी, प्रथम वारम् आगच्छति खलु अस्माकं वर्गे. हलो, नमस्कारः भगिनि. सामान्यतया मङ्गलवासरस्य वर्गं गच्छति किम्? हलो, हरि ओम्. लक्ष्मी भगिनी स्वागतं भगिनि. उषा अस्ति मम मित्रः, मित्रं परन्तु संस्कृतं जानाति वक्तुं न शक्नोति. अस्तु अस्तु, केवलं स्थातुम् इच्छति. अस्तु भगिनि, यत्र यत्र शक्नोति कृपया भागं वोढुं प्रयत्नं करोतु भगिनि. वयं तर्हि तु छात्राः स्मः, अहमपि न जानामि इति सर्वे तु अत्र जानन्ति एव. तर्हि कृपया प्रयत्नं करोतु भवती अपि. नमस्ते भगिनि, नमस्कारः भगिनि. नमस्कारः भगिनि, स्वागतं भगिनि. नमस्कार लक्ष्मी भगिनि. अरुणा भगिनी अरुणं करोति किं भगिनि? चुरादिगणे प्रेरणार्थे वैशिष्ट्यम् इति. चुरादिगणे प्रेरणार्थे वैशिष्ट्यं, चुरादिगणे निच् प्रत्ययः स्वार्थे विधीयते एव. शुर् योगः निच् शूरि, तथा प्रेरणार्थे विवक्षा भवति चेत् द्वितीय निच् प्रत्ययः विधीयते. शूरि योगः निच् अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदं. चुरादिगणे सदवं सर्वेषु धात्वेषु निच् प्रत्ययः स्वार्थे निच् इति विधीयते. ततः चुर् योग निच् निच् इति चुटु इति सूत्रेण नकारलोपः भवति. ई एव अवशिष्य चकार हलन्त्यम् ई एव अवशिष्यति. चुरि निश्चयस्य गुणः भवति. चुर् चोर् चु उकार इकर्ण इक् वर्ण उकारः चोर् उ ओ भवति. चोरि इति रूपम् अस्ति. तदनन्तरं प्रेरणार्थे विवक्षायां चेत् द्वितीय निच् प्रत्यय विधीयते. चोरि योगनिच् अत्र समये किं भवति इत्यस्य निर्णयार्थं सूत्रम् अतः अग्रे आगच्छति. नेरनिति इति सूत्रं, यस्य आर्धधातुकप्रत्ययस्य इदागमो नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. अत्र नि इत्यस्य अनुबन्धरहितत्वात् निङ् निच् द्वयोः ग्रहणम्. उभयत्र इ इत्येव अवशिष्यते. नेः षष्ट्यन्त्यम् अनिटि सप्त्यन्त्यं सप्त्यन्त्यं द्विपदपितं सूत्रम् अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नेः लोपः अनिटि आर्धधातुके. सूत्रम् अत्र वदति आर्धधातुकप्रत्यय इदागमः नास्ति ततः पूर्वं नित्प्रत्ययस्य लोपो भवति. चुरादिगणे चोर् धातु चोरि इति अत्र नित्प्रत्यय अस्ति, परन्तु प्रेरणार्थे निच् कार्यं करणसमये ततः लोपो पूर्व नित् प्रत्ययस्य लोपो भवति. अनुवृत्तिसूत्रं नेः लोपः अनिति आर्धधातुके. निमित्तमस्ति आर्धधातुकप्रत्ययः इदागमः नास्ति. चुरादिगणे सर्व दातु सेट् एव भगिनि. किम् इत्युक्ते अत्र किम् इत्युक्ते प्रत्ययस्य स्वभावः कीदृशः इति द्रष्टव्यः. प्रथमं किम् इत्युक्ते अस्माकं तु चुरादिगणस्य किम् अस्ति, चुरादिगणे सूत्रं वयं पश्यामः चेत् मम तु किञ्चित् ब्रह्म जातः वर्गस्य आरम्भात् पूर्वम्. अत्र चुरादिभ्यो निच् स्वार्थे अस्ति चेत् प्रेरणार्थकविवक्षायां किमर्थं स्वार्थे निच् इत्यनेन चुरादिभ्यो निच् इत्यस्य प्रसक्तिः कुतः आगतः इति प्रश्नः मम अपि भ्रमः जातः. तदनन्तरम् एव अवगतम्. एवं मन्ये अन्येषां भिन्नभिप्रायः अस्ति चेत् कृपया वदतु. अत्र तु चुरादिभ्यो निच् इति अवस् इति प्र सूत्रं यत् अस्ति तत्र तु स्वार्थे निच् इति किमपि न वदति. यत्र यत्र चुरादिगणस्य धातुः अस्ति तस्मात् परे निच् प्रत्ययः विधीयते एव. सूत्रस्य सारांशः तावदेव. स्वार्थे इति किमपि न उक्तमस्ति, किन्तु सामान्यतया पश्यामः चेत् स्वार्थविवक्षायां तथा आगच्छति इति वयं जानीमः. अप्रेरणाते अस्ति चेत् हेतुमति इत्यनेन वयं जानीमः. तर्हि यत्र यद्यपि चुरादिगणस्य धातुः अस्ति चेत् तस्मात् परे तु निच् प्रत्ययः विधीयते चुरादिभ्यो निच् इति सत्यापपाश इति अनेन सूत्रेण. तर्हि तत्र उदाहरणं अस्माकम् उदाहरणमस्ति चुर्योगः निच् इति स्थितौ चोरि इति आगच्छति. चुर् तु दशमगणस्य धातुः अस्ति इति कृत्वा निच् प्रत्ययः विधीयते चुरादिभ्यो निच् इत्यनेन चोरि इति नूतनधातुः आगच्छति. तदा प्रेरणार्थे विवक्षा भवति चेत् अधुना अस्माकं हेतुमति चेत् सूत्रमागत्य कार्यं करोति. यत्र प्रयोजकव्यापारे इत्युक्ते यत्र विवक्षा अस्ति तादृशप्रेरणार्थकविवक्षा, तत्र विवक्षा भवति चेत् हेतुमति च अन् इति सूत्रेण पुनः निच् प्रत्ययः विधीयते एव खलु. तर्हि चोरियोगः निच् इति पुनः आयाति. द्वितीयनिच् यत् अस्ति तत्तु प्रेरणार्थकनिच् अस्ति. अस्यां दशायां किं भवति इति चिन्तनं. तर्हि अस्माकं सूत्रमस्ति नेरनीति इति सूत्रं. सूत्रं वदति नि प्रत्ययस्य लोपः भवति अनिति आर्धधातुके प्रत्यये परे. अत्र अनिति आर्धधातुके इति प्रत्ययः कः प्रत्ययः अस्ति अस्माकं प्रेरणार्थकनिच् प्रत्ययः यत्र परे आगच्छति तद् अस्ति अनिट् प्रत्ययः अस्ति. यत्रचित् यत्र कुत्रापि अस्माकं किमस्ति आर्धधातुकप्रक्रियायाम् अस्माकम् इडानुकूलसूत्रं वयं दृष्टवन्तः खलु, स्मरन्ति किम्? आर्धधातुकस्य इड् वलादेः, धन्यवादः लक्ष्मीभगिनि, वलादेः. तर्हि अस्माकं इ इति णिच् इत्यस्य अनुबन्धलोपानन्तरम् इ इति शिष्यते खलु. इ इति तु वलादि नास्ति, तर्हि इदानुकूलः नास्ति अस्माकं णिच् प्रत्ययः इत्युक्ते वलि नास्ति इति कृत्वा इदानुकूलः नास्ति इत्युक्ते अनिट् अस्ति. इदानुकूलः नास्ति इति कृत्वा अनिट् इति वदेम. धातोः इदानुकूलतार्थं कूलतायाः कृते विषयद्वयं वर्तते. धातुः इडानुकूलः भवेत्, प्रत्ययः अपि इडानुकूलः भवेत् एव इडागमः भवति. अस्माकम् अधुना विवक्षायां यत्र चुरादिगणस्य धातवः सन्ति ते सर्वे तु अनेकाचः सन्ति. किमर्थमित्युक्ते धातोः अच्वर्णः अस्ति, पुनः णिच् इत्यस्य अपि इकारः इति अपि योजयित्वा अनेकाच एव भवन्ति. सर्वे चुरादिगणे धातवः अपि अनेकाचः सन्ति इति कृत्वा सर्वेपि सेटः सन्ति. तथापि यत्र प्रत्ययः वलादि नास्ति चेत्, वलादि नास्ति खलु अस्माकम् आर्धात्मकप्रत्ययः, वलादि नास्ति चेत् इदागमः न भवति. तर्हि अस्माकम् अधुना हेतुमति च इत्यनेन निच् प्रत्ययः यः प्रत्ययः विधीयते सः प्रत्ययः तु वलादि नास्ति इति कृत्वा अनिट् प्रत्ययः अस्ति. प्रत्ययः तु इदानुकूलप्रत्ययः नास्ति. तर्हि यत्र इदानुकूलः प्रत्ययः नास्ति यत्किमपि प्रत्ययः भवतु, निच् तु अन्यतमः अस्ति, तेषु अन्यतमः अस्ति यत् इदानुकूलः नास्ति. तर्हि तादृश इदानुकूलता इति नास्ति, तादृशप्रत्ययः नि इत्यस्य परे आगच्छति चेत् प्रथमनि इति यत् आगतं तस्य तु लोपः भवति. अस्माकम् अधुना विवक्षया निच् इति उभौ अपि निच् स्तः, किन्तु किम् इत्युक्ते यत्किमपि इडानुकूल अनिट् आर्धात्मकप्रत्ययः परे आगच्छति चेत् नि इत्यस्य लोपः भवति इति कृत्वा प्रथमनिच् यत् आगतम् अस्माकं चुरादिगणस्य स्वार्थे निच् इति सत्यापपाश इति सूत्रेण यत् यः निच् विधीयते तस्य निचः लोपः भवति इति कृत्वा प्रथमनिचः लोपं भूत्वा अनन्तरम् अस्माकं हेतुमति च इति निश्चितो अस्ति एकमेव निश्च शिष्यते इति एकः एव निश्चिष्यते इति सूत्रस्य सारांशः. अत्र महोदय अत्र लिखितमस्ति नी इत्यस्य अनुबन्धरहितत्वात् अत्र तु नी इति एव उक्तं नेः इति एव उक्तमस्ति, निचः इति न उक्तमस्ति, निचः लोपः इति न उक्तमस्ति, नेये नेहे लोपः इति उक्तमस्ति इत्युक्ते नी इत्यस्य सप्तमी विभक्ति नेहे इति आगच्छति खलु, हरिः इत्यस्य हरेः इति आगच्छति, तथैव नेः इत्यनेन नि इत्यस्य अनुबन्धरहितरूपम् इत्यनेन निङ् निच् इति द्वयोः प्रत्ययोः अपि ग्रहणं भवति इति अत्र लिखितमस्ति. अग्रे सरामि सरे माके सरलभगिनी कृते आं भगिनि. निच् प्रत्ययः वलादि नास्ति इति कारणतः तस्य अडागमो न कदापि भवति. अनेन चुरादिगणे कश्चन ऋजन्तधातुः अस्ति चेत् प्रेरणार्थे यदा द्वितीयः ऋच् प्रत्ययः विधीयते तदा प्रथमः ऋच् सार्वत्रिकऋचः लोपोः भवति. अतः एकस्मिन् धातौ ऋच् केवलम् एकैव वारं सम्भवति. द्वितीयवारं ऋच् विधानं भवति किन्तु रेण नितिः अनेन प्रथमस्य लोपो भवति. अतः चुरादिगणे स्वार्थिकऋचः प्रेरणार्थिकऋचः तिङन्तरूपं समानम्. भगिनी यथा इदानीं भवती उक्तवती तथै दत्तमस्ति अत्र ऋच् प्रत्ययः अनुबन्धालोपानन्तरम् अवशिष्यते. तत् इकार अस्ति, अजन्त अस्ति, अति वलादि प्रत्याहारे न आगच्छति, तस्य इडागमो न भवति. सो यथा लक्ष्मी भगिनी उक्तवती सेद् वलादे इति सूत्रेण यदि वलादि प्रत्ययः वलादि प्रत्याहारे न आगच्छति तत् सेत् नास्ति, तत् तस्य धातोः सहित इदागमस्य आविष्कारं न आगच्छति. अनेन चुरादिगणे कश्चन ऋजन्तधातुः अस्ति चेत् प्रेरणाते तथा द्वितीय वयं जानीमः चुरादिगणे ऋच् प्रत्ययः आगच्छति स्वार्थिक कृते अपि तस्य इ अपि विकरणप्रत्ययः शप् अस्ति. तदानीं विकरणप्रत्ययस्य पूर्वं योजितं भवति ऋच् आगत्य यदि चुरादिगणस्य धातुः वयं स्वीकुर्मः तत्र प्रथमं स्वार्थिक ऋच् आगच्छति. यथा धातु चुर् अस्ति तत् चोरि भवति, वयं तदनन्तरं पठामः. पुनः यदि प्रेरणाते ऋच् स्वीकुर्मः विवक्षा अस्ति तत्र ऋच् द्वितीयवारम् आगच्छति. तु अत्र द्वितीय द्वे वारे ऋच् इति तस्य प्रयोगं न भवति. एकनिचः तस्य लोप भवति. सो प्रथमनिच् आगच्छति स्वार्थिकरिच् तस्य लोप भवति. प्रेरणार्थे निच् आगत्य तस्य विधानं भवति इति अत्र दत्तमस्ति. यदि वयं इदानीम् उदाहरणं पठामः. चुर्योग पाशरूपवीणातुलश्लोकसेनालोमत्वच्च वर्मवर्णचूर्ण चुरादिभ्यो ऋच् इत्यनेन चुरादिगणे ऋच् प्रत्ययः विधीयते स्वार्थे. चुर्योगणिच् चोरि स्वार्थे. हेतुमति च इत्यनेन प्रेरणार्थे ऋच् चोरि ऋच् चोरि योग इ रेण निति इत्यनेन प्रथमनिच् लोपः चोरयोग इ चोरि प्रेरणार्थे. इदानीं वयं चुर् इति चुरादिगणस्य चुर् धातु स्वीकुर्मः तद् प्रथमं प्रत्या भवति धातो आदेश. इदानीं धातो आदेश भवति पाशरूपवीणातुलश्लोकसेनालोमत्वच्च वर्णचूर्णचुरादिभ्योच् अनेन निच् प्रत्यय आगच्छति. एतत् प्रत्यय निच् तस्य नकारस्य चुटु अनेन संज्ञा तस्य लोप भवति. चकारस्य हल्यन्त अनेन संज्ञा तस्य लोप भवति. इ अवशिष्यते. सो चुर्योग इ इति भवति. तदानीं तस्य प्रभावेन असाधधातुक आर्धधातुकप्रत्ययः अस्ति, अतः चुर् तस्य पुगन्तलघुपदस्य अनेन उपधायां उकार अस्ति तस्य गुणः भवति, चोरी भवति इदानीं, सो चुर् चोर् भवति, चोर् योग इकार चोरी आगच्छति इति नूतन अतिदेश अतिदेशधातु वयं वदामः, तस्य स्वार्थे आगच्छति। यदि विवक्षा प्रेरणा अस्ति तदानीं हेतुमति अन्यसूत्रं हेतुमति च इति आगत्य प्रेरणार्थे पुनः ऋच् योजयति अत्र। सो चोरी स्वार्थे योग चो ऋच् प्रत्यय पुनः, इदानीं रेणनिति प्रत्यय आगत्य प्रथम आगच्छति चोरी इति, तस्य ईकारस्य लोपः भवति। सो चोरी तस्य ईकारस्य लोपः भवति, चोर् भवति, द्वितीय यत् प्रेरणार्थे अस्ति तस्य ईकार अवशिष्यते, सो चोर् योगै पुनः चोरी इव शिष्यते। सो चोरी आहत्य रूपसमान अस्ति, यदि स्वार्थे प्रेरणार्थे पुनः आगच्छति रूपं समान अस्ति तस्य इति अत्र दत्तम् अस्ति। धन्यवादः भगिनि। यद्यपि निच् द्विवारम् आगच्छति तदापि एकस्य निचः लोपः भवति इति कृत्वा रूपसामान्यं, धातुः तु समानम् अस्ति, चोरी इति एव धातुः, अतः प्रक्रिया अपि समानं भवति इति रूपम्, अन्तिमरूपमपि समानम् इति। धन्यवादः भगिनि। रामप्रिया भगिनी किमपि वक्तुं, प्रश्नः आसीत् किञ्चित् स्पष्टीकरणार्थमेव, धातोः एव सेट् अनिट् वेट् इति नामकरणं, प्रत्ययस्य इडानुकूलता इडानुकूलता न इत्येव नामकरणं किल, वयं इण्टर्चेञ्जबलि वक्तुं न शक्नुमः किल? आम्, अत्र किं भगिनि, अत्र नेरनिटि इति तत्र अनिट् इति केवलं नामकरणमेव खलु, तत्तु बहुव्रीहिसमासः अस्ति, धातुमपि सूचयितुं शक्नोति प्रत्ययमपि सूचयितुं शक्नोति खलु, तावदेव। किन्तु सामान्यतया सेट् इति वयं धातोः एव वयं कुर्मः, सत्यं सत्यम् प्रत्ययस्य तु इडानुकूलता इति उक्त्वा वयं वदामः, किमर्थं नो चेत् भ्रमः जायते खलु अस्माकं उभौ सेट्, किन्तु सेट् अनिट् इति केवलं नामकरणम् अस्ति, बहुव्रीहिसमासः अस्ति, सेट् इत्युक्ते इटासः इति, अनन्तरम् अनिटि आर्धधातुके इति सप्तम्याम् अस्ति, अतः आर्धधातुकप्रत्ययस्य विषये एव वदति इति वयम् अवगन्तुं शक्नुमः, परन्तु साधारणतया वयम् अनिट् इति अनिट् वा सेट् वेट् इति धातोः विषये एव अस्तु, तत्तु अस्माकं यत्र वयं वदामः वर्गे तु सामान्यतया तथा एव वदामः, सत्यं तत्तु सत्यं, वयं तु वर्गे न वदामः, अनुकूलता इति एव वदामः, किन्तु केवलं बहुव्रीहिसमासः अस्ति, इतासः इति एव अस्ति खलु, तर्हि यत्किमपि बहुव्रीहि अस्ति प्रत्ययमपि सूचयितुं शक्नोति, दातुमपि सूचयितुं शक्नोति। धन्यवादः। पाणिनिः न उक्तवान् केवलं सः इति पदं धातोः एव सूचना भवति, अत्र एव अस्माकं पश्यामः खलु, तर्हि अस्माकम् अवगमनस्य किञ्चित् भेदः भवति एव, परिशीलनं कुर्मः स्वस्य अवगमनम्। धन्यवादः भगिनी। एक प्रश्नः भगिनि, अहं पूर्णतया तु न अवगच्छामि, किन्तु मम प्रश्नः भगिनी, द्विवारं णिच् भवति सूत्रैः, किन्तु तस्य तयोः कार्य द्विवारं भवति चुरादिगणे एव वा अन्य गणेषु अपि तस्य केवलं चुर सत्यापपाश इति सूत्रम् अस्ति चुरादिभ्यो निच्छति तत्तु चुरादिगणस्य धातूनां केवलं तस्य तत्रैव विशिष्यते खलु चुरादिगणस्य धातूनां कृते तत्रैव निच् प्रथमप्रत्ययः स्वार्थे आगच्छति अनन्तरं यत्र प्रेरणार्थकनिच् भवति तत्र तु पुनः निच्छायाति अन्यत्र नव अन्येषु नवप्रत्ययेषु अपि निच् विधानं न भवति एव केवलं प्रेरणार्थकनिच् विधानमेव भवति तत्र उदाहरणार्थं भुआदिगणे वदामः चेत् भूयोगः निच्छति तत्र तु चुरादिभ्यो निच्छति किमपि अन्यप्रत्ययः न आगच्छति चुरादिभ्यः नास्ति इति कृत्वा तस्य प्रसक्तिः नास्ति तर्हि भू इति धातुः अस्ति अनन्तरं प्रेरणं हेतुमति चेत् निच् प्रत्ययः विधीयते अनन्तरं योगः पुनः कर्तरि शप् इति अकारः आगच्छति शप् प्रत्ययः विधानं भवति कर्तर्थकः अस्ति इति कृत्वा योगः तिङ् प्रत्ययः आगच्छति परे अग्रे अग्रे आगच्छति भगिनि आं भगिनि सामान्यधातूनां समग्रप्रक्रिया चिन्तनं क्रमेण अजन्तधातवः अकारान्तः आकारान्तः इकारान्ताः ईकारान्तः उकारान्ताः ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्ताः तदा हलन्तदातवः अदुपदाः इदुपदाः उदुपदाः ऋदुपदाः अवशिष्टाः अस्माभिः परिशील्यते अकारान्तदातवः इत्युक्ते अदन्ताः हलन्तदातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति अतः ते हलन्तदातुभिः तुल्याः अस्तु एतदेव अस्माकं मातृभिः यत् क्रमः तद् चतुर्दशक्रमः इति तत् श्रेणीकरणं तत्र किमर्थम् अकारान्तदातवः इत्युक्ते अदन्तः आम् तस्य हलन्तदातुषु पश्येम यतोहि तेषाम् अकारलोपः भवति अस्तु अतः तत्र वयं पश्यामः इति दत्तमस्ति हलन्तधातुभिः तुल्याः हलन्तधातुः हलन्तः अस्ति अकारान्तः अस्ति अतः तत्र वयं पश्यामः तस्मिन् विषये इति दत्तमस्ति अस्तु अस्मिन् करपत्रे सामान्यधातूनाम् आलोचना क्रियते अग्रिमे करपत्रे विशेषधातवः परिशील्यन्ते यथा सामान्यं यथा वयं वर्गे अस्तु अजन्तदातवः आकारान्तदातवः पुगागमसहितण्यन्तदातवः अर्तिह्री ली नूयि किमपि अहं स्मृतवती अत्र अर्तिह्री व्ली री नूयि क्ष्मायि आतां पुङ्नौ इति सूत्रम् आम् ऋह्री व्ली री नूयि क्ष्मायि एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक् आगमः भवति निच् प्रत्यये परे येषां धातूनां पुक् आगमः णौ णी इत्यस्य सप्तम्यन्तं णी इत्युक्ते णिच् इत्यतः णिच् प्रत्यये परे इति अर्थः आद्यन्तौ टकितौ इत्यनेन धातोः परम् आयाति अयं पुक् आगमः पुक् अस्मिन् ककार उकारयोः इत्संज्ञालोपश्च प अवशिष्यते अर्तिश्चि ह्रीश्चि क्षम्यताम् अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयिश्च श्मायिश्च आच तेषाम् इतरेतरद्वन्द्वः अर्तिह्री व्ली री क्नूयि क्ष्मायि आतः तेषां तेषां षष्ट्यन्तम् अस्ति पुक् प्रथमान्तं नवसप्तम्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सूत्रम् अर्ति ह्री व्ली ह्री क्नूयि श्मायाथाम् अङ्गानां पुक् नौ अस्तु अस्मिन् सूत्रे यद् पुक् आगमः भवति इति वदति एतत् सूत्रं परिगणितधातुः अस्ति सन्ति क्षम्यतां धातवः सन्ति अपि च आकारान्तधातुभ्यः पुक् आगमो भवति निमित्तमस्ति निच् प्रत्यये परे अत्र किमपि तावदेव किल भगिनि, किमपि अन्यत् वक्तव्यं वा? नास्ति भगिनि, नीति एव. आतां विशेषतः अत्र तु आताम् अङ्गानाम् इति अस्ति. आताम् इत्यनेन सर्वे आकारान्तधातूनाम् इति पूर्वतनसूत्रे णे इत्यनेन ग्रहणद्वयं भवति किल, णिङ् णिच् इति. तत्तु षष्टिविभक्तिः आसीत्, णेः लोपः इति षष्टिविभक्तिः. अत्र णौ इति सप्तमी, इत्युक्ते णौ प्रत्यये परे इत्युक्ते सप्तमी. अतः णिच् एव, णिच् प्रत्यये परे एव कार्यम्. अत्रापि णी इत्यस्यैव सप्तमी अस्ति णौ प्रायः. तद् तदेव मम प्रश्नः, तस्यापि ग्रहणं भवति वा अत्रापि? भवति. महोदय उक्तवान् यदि सः पश्यन् यदि अभविष्यत् सः लिखति इति. ओ एवं एवं ओ सामान्य रिङ्ग् व्यवहारे तस्य उपयोगं नास्ति, किन्तु इति सः चिन्तयति तस्य ग्रहणं नास्ति. ओ उदाहरणं किमपि स्मरति वा भगिनि? निङ् इति प्रत्ययस्य न पठितवन्तः. निङ् इति प्रत्ययस्य अधुना एव मया दृष्टमासीत् भगिनि. निङ् इति अत्र पूर्णिमा इति आगच्छति खलु, तत्र निङ् प्रत्ययः इति. ओ पृ धातोः पूर्णि इति पूर्णिमा इति आगच्छति इति. सम्यक्. अनन्तरं शरत्कामी इत्यस्मिन् अपि कमयोगः निङ्गयोगः मिलि इति किमपि अस्ति. नित् प्रत्ययः अस्ति परन्तु आर्धधातुकः अस्ति. प्रातिपदिकेभ्यः पूर्णिमा इति भगवती उक्तवती. अस्तु भगिनि, अस्तु अग्रे च. धन्यवादः भगिनि. गीता भगिनि पठति सामान्येषु चुरादिगणीयधातुषु इति. सामान्येषु चुरादिगणीयधातुषु ज्ञा धातुः एकैव आकारान्तधातुः, स च अस्माभिः दृष्टः. इदानीं प्रेरणार्थकणिचि आकारान्ताः यथा दा धा इति. णिच् इत्यस्मिन् णकार चकार इत्ययनो इत्यनयोः इत्संज्ञा, फुक् इत्यस्मिन् उकार ककार इत्यनयोः इत्संज्ञा लोपश्च. अत्र सर्वे आकारान् दातवः सन्ति खलु, अत्र ज्ञादातुः अस्तिव्रीहि रीक्नुयि क्ष्मा या याताम्, अत्र अन्ते आकारान्त सर्वे आकारान्त आताम् इत्यनेन आताम् इत्यनेन भगिनि. अत्र दत्तं ज्ञाधातुः वयं परिशीलयामः, किन् आकारान्त एव, किन्तु अन्य आकारान्तः धातोः धातवः दा धा इति णिच् इत्यस्मिन् णकार चकार इत्ययनः इति संज्ञा भवति. पुक् अस्ति चेत् उकार अपि च ककार अपि इति संज्ञा भवति. सर्वे ते सर्वे लोपः जातः. तदनन्तरम् इकार णिच् तः इकार तिष्ठति, पुक् तः पकार तिष्ठति एव अत्र इति लिखितम्. दापि इति रूपं प्राप्य तर्हि दापि आगच्छति. पठतु दा योगः णिच् इत्युक्ते दा योगः पुक् योगः इ, दा योगः पकार योगः इ, दापि इति नूतन धातु आगच्छति. सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा इति सूत्रेण दापि इति नूतनधातु वयं वदामः. दापि योगः शप् योगः ति दापयति इति निष्पन्नं भवति. धा योगः णिच् इत्युक्ते धा योगः पुक् योगः इ इत्युक्ते धा योगः पकार योगः इ इत्युक्ते धापि. सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा धापि योगः शप् योगः ति धापयति. अत्र उदाहरणं दत्तं. दा यदि दा योगः णिच् वयं स्वीकुर्मः तदनन्तरं पुगन्तलघुपदस्य च सूत्रेण उक् आगच्छति. णिच् प्रत्ययस्य इ आगच्छति. तदनन्तरं दापि इति एकं नूतन धातु निष्पन्नं भवति. सनाद्यन्ता धातवः सूत्रेण धातु संज्ञा प्राप्नोति. तदनन्तरं शप् विकरण प्रत्यय अपि च तिङ् प्रत्यय योजयाम दापयति इति लट् रूपं निष्पन्नं भवति. धा अस्ति चेत् समानेव णिच् भवति चेत् पुगागम अस्ति अपि च णिच् प्रत्ययस्य इकार आगच्छति. तदनन्तरं दा धापि इति नूतन धातु सनाद्यन्ता धातवसूत्रेण भवति. तदनन्तरं विकरणप्रत्यय शप् योगः तिङ् प्रत्यय लटीरूपे धापयति भवति. धन्यवादः भगिनि. अत्र भगिनी रामप्रिया भगिनी पृष्टवती खलु पुन्नौ इत्यनेन निङ् इत्यस्य अपि ग्रहणं भवति किम् इति. निङ् इति प्रत्ययः केवलं प्रातिपदिकेभ्यः एव विधीयते इति मन्ये दृष्टवती पश्यामि. तर्हि यदि प्रातिपदिकेभ्यः विधीयते चेत् अत्र तु अस्मिन् सूत्रे तु अर्ति ह्री न्यूयि क्षाताम् इति सर्वे तु धातूनां विषये उक्तमस्ति खलु. तर्हि अत्र तु तस्य प्रसक्तिः प्रायः अत्र पुगन्तलघुपदस्य तत्र आगच्छति भगिनि. पुगन्तलघुपदस्य न आगच्छति तत्र अर्ति तद् तदेव इदानीं तस्मिन् विषये नौ इति तदेव वदामि. पूर्वं रामप्रिया भगिन्याः रामप्रिया भगिनी स्मारितवती नौ इत्यनेन प्रायः निङ् इत्यस्यपि ग्रहणं भवति किमिति किञ्चित् प्रश्नः आगच्छति खलु अस्माकं मनसि इति पृष्टवती इति उक्तवती. तदा तु वदामि निङ् इति प्रत्ययः धातुभ्यः एव विधीयते, क्षम्यतां प्रातिपदिकेभ्यः एव विधीयते इति. भगिनी भगिनी पुक् आगम पुगन्तलघुपद्यस्य उक्तवती तत् अथ पुष्पा भगिनी भगिनी इति दोषाय उक्तवती सा अतिलि क्षम्यता पुङ्गणो अनेन पुक् आगम भवति. धन्यवादः भगिनी. आमां तर्हि पुक्कागमः अनेन सूत्रेण पुङ्गौ इति पुक् योगः णौ इत्यस्य एव पुङ् इति भवति, तत्र सन्धिं कृत्वा पुक् णौ इति अस्ति, तर्हि पुङ् णौ इति सन्धिं कृत्वा भवति, तर्हि पुक् इति आगमः तु अर्ति ह्री क्लि हरि ङ्क्ष्मायि आतां पुण्णौ इत्यनेन पुक् आगमः। धन्यवादः भगिनी, अहं भ्रमा जाता, धन्यवादः, अहम् अवगतम् अधुना, क्षम्यतां भगिनी। धन्यवादः मणिमहोदय। भगिनी भगिनी अत्र पूर्वस्मिन् परिच्छेदे सामान्येषु चुरादिगणीयधातुषु ज्ञा धातुः अस्ति, सः एक एव धातुः आकारान्तधातुः इति लिखितमस्ति। साधारणतया वयं ज्ञा धातुः इत्युक्ते क्रयादिगणीयधातुः जानाति इत्यस्य रूपमेव तत्र इति वयं साधारणतया चिन्तयामः, किन्तु अत्र सः धातुः कीदृशः इति अहं दृष्टवती अतः वदामि। अत्र चुरादिगणे अपि ज्ञा धातुः अस्ति, किन्तु सः धातुः सर्वदा आङ् उपसर्गपूर्वकः एव प्रयोक्तव्यं, तदर्थं तत्र रूपं दीर्घ आकारान्तधातुः अस्ति इति कृत्वा तस्य रूपम् आज्ञापयति इति रूपं दत्तमस्ति। किन्तु साधारणतया वयम् आज्ञापयति इति पदं शृणुमः चेत् आ उपसर्गपूर्वकः ज्ञाधातुः णिच् अस्ति तादृशं चिन्तनं कुर्मः, किन्तु अत्र अहं प्रथमवारं श्रुतवती अतः वदामि चुरादिगणे अपि ज्ञाधातुः अस्ति इति। सत्यम्, अहमपि प्रथमं, धन्यवादः भगिनी, भगिनी उक्तवती। तर्हि अत्र ज्ञा इति आज्ञापयति इति यत् वयं जानीमः तत्तु ज्ञाधातुः इति अग्रिमम् अहमपि अवगच्छामि। धन्यवादः भगिनि, मनसि भवति खलु नियोगे इति अस्ति तत्र। पूर्वं मया चिन्तितम् आसीत् प्रायः आज्ञापयति इति किम् अस्ति प्रेरणातक स्यात् इति मया चिन्तितम् आसीत्, तथा नास्ति, स्वार्थे एव आज्ञापयति इति। इत्युक्ते अत्र यदा कदापि कथायां वा कुत्रचित् अपि आज्ञापयति इति पदं वयं शृणुमः चेत् तत्र कीदृशचिन्तनं भवेत् इत्युक्ते वाक्यं दृष्ट्वा वक्तव्यं, किन्तु अत्र तु चुरादिगणीयधातुः ज्ञा इत्युक्ते नियोगे इत्यस्मिन् अर्थे दत्तमस्ति, किन्तु क्रयादिगणीयज्ञाधातुः अवबोधने अथवा इति एव मम चिन्तनम् एतावत् पर्यन्तम् आसीत्। ज्ञापयति इत्युक्ते ज्ञापयति इत्यस्य एव उपसर्गसहितं प्रायः भिन्न अर्थं स्यात्, भिन्न अर्थं प्रतिपादयति आ इति उपसर्गेन सह तत्र भिन्न अर्थः आगच्छति इति मया चिन्तितम् आसीत्। सत्यं भगिनि, प्रायः तथा न स्यात्, आज्ञापयति इति अधुना आगच्छामि अहमपि। धन्यवादः भगिनि। तत्तु आज्ञापयति न अज्ञापयति, दीर्घ आकारः एव, विधीयते राजा विददाति इति अर्थे ज्ञापयति इति अर्थः खलु। धन्यवादः भगिनि, धन्यवादः। एतादृशविषयम् इतोपि कृपया वदतु भगिनि, यत्र यत्र आगच्छति मणिमहोदय। धातुपदे यावन्त आकारान्तदातवः तेषां सर्वेषां पुगामः भवति, उदाहरणं दत्तं दा दा इति, पुनः किम् आकारान्त अस्ति चेत् सर्वे अपि तदेव भवति इति तत्र दत्तं। देयं यत् दापि दापि इव पाटी लेखि अपि यः कोऽपि निजन्तः सनात्यन्तदातवः इति सूत्रेण धातुसंहिता भवति, यत्र धातुः जातः तत्र विवक्षायां लट् लोट् लङ् विधि लिङ् लकारः विधीयन्ते, तेषां स्थाने तिङ् प्रत्ययः तदा कर्तरि शप् इत्यनेन सप् विहितः, अन्ते वर्णमेलनेन तिङन्तरूपं निष्पन्नं। दापि दापि इत्यादयः निजन्तादवः मुदनतया धातुसंख्या यदि न प्राप्स्यन् तर्हि दिबादयः तिङ् प्रत्ययः विहितः न अभिष्यन्। अत्र दत्तं दापि दापि अनन्तरं पाटीलेखि अपि यजनदातवः इदानीं सनन्ददातवः भवति सनन्ददातवः सनातनदातवसूत्रेण धातुसंख्या भवति अत्र ज्ञापि दापि पाटि लेखि इति पूर्वम् आदि उपदेशदातोः पट् इति इदानीं निष्पत्तियोजनेन निजन्तदातुः भवति सनातनदातुः अपि भवति अत्र धातुसंहिका यत्र भवति तत्र लट् लोट् लङ् दीलिङ् लकारः अपि भवति इति अत्र तिङ्प्रत्ययः अपि भवति तिङ्प्रत्ययः कर्तृ सप् इत्यनेन सप् विधः अधः अधः सप् आगच्छति तत् परं तिङन्तरूपमपि निष्पन्नं भवति परन्तु कुत्र दापि दापि इत्यादयः निजन्तदातव नूतनतया धातुसंज्ञा नास्ति चेत् तत्र तिङ्प्रत्ययः अपि न आविष्यति इति दत्तं महोदय. भगिनी अत्र अस्मिन् वाक्ये प्राप्स्यन् न भविष्यन् अत्र प्रथमपुरुषे बहुवचनं लृङ् लकारः अस्ति इति भाति लङ् लकारः न अभविष्यन् प्रथमपुरुष बहुवचनं धन्यवादः. दापि ईकारान्तधातुः अस्ति सपः प्रत्य परत्वात् दापि योः सार्वधातुकार्धधातुकोचनेन गुणः दापे एजन्तदातुः इत्यनेन ऐ आदेशः एच यावः इति सूत्रेण ऐ आदेशः दापय अ योः अ दापय इति अङ्गं दापि सनन्ददातोः निजन्तदातोः अत्र अस्ति सपः परे अस्ति अतः सकारः पकारः लोपस्य अनन्तरम् अकारः तिष्ठति अतः सार्धधातुकार्धति इत्यनेन गुणः भवति तापे इति तापे एकारस्य एच एच यावति सूत्रेण ऐ आदेशः अतः ततः परम् अकारः योजनेन तापय अनन्तरम् अकारयोः तापय इति तिङ्प्रत्ययोजनेन तापयति इति रूपं भवति महोदय तिङन्तरूपं तदेव एवमेव विजन्तदातवः सर्वे ईकारान्तः पाटि लेखि गमि निन्ति चाळि अतः सर्वत्र अयमेव चिन्तनक्रमः अग्रे गत्वा अस्मिन् करपत्रे बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यनन्तरं सार्वधातुकार्धधातुको यचोयः इत्याभ्याम् अङ्गं तदा तिङ्गोजनेन तिङ्गन्तपदं निष्पन्नम् अत्र ईकारान्तः धातोः कत्रापि भवति कथं चिन् रूपं भवति पूर्वं पठितवन्तः तदेव अत्रापि सार्वधातुकादयो यचः सूत्रमपि कार्यं करोति अनन्तरं तिङन्तरूपं भवति इति दत्तं महोदय सर्वे ईकारान्तदातवः अतः भवति चेत् तदेव भवति. अस्तु महोदय प्रक्रिया तु समाना भवति अग्रे गत्वा इति धन्यवादः. उषा भगिनी पठितुमिच्छति किं भगिनि? आं भगिनि उषा भगिनी इति अस्ति भगिनि उषा इति अन्या अस्ति उषा इति अन्या भगिनी अस्ति मया उषा न पुष्प अस्तु अस्तु क्षम्यतम् अस्तु उषा भगिनी पठितुमिच्छति चेत् न शृणोमि शृणोमि भगिनी भवत्याः ध्वनिः लक्ष्मी भगिनी पठति किं भगिनि? आं भगिनि अत्र एजन्तधातवः सर्वे आकारान्तधातवः भवन्ति आदेश्य उपदेशे शीति षष्ठाध्यायस्य प्रथमपादस्य पञ्चचत्वारिंशत्तमं सूत्रमस्ति उपदेशे एजन्तस्य धातोः आत्वं न तु शिति येन विधिस्तदन्तस्य अत्र प्रथमाध्यायस्य प्रथमपादस्य द्विसप्ततितमं सूत्रमस्ति इत्यनेन तदन्तविधिः अलोन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने एच् इत्यनेन ए ऐ ओ औ श इत् यस्य सः षित् नाशित् अशित् तस्मिन् अशिति नैतत्पुरुषसमासः आत् प्रथमान्तम् एचः षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्यन्तम् अनेकपदमिदं सूत्रं लिटि धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशिति अस्तु अत्र एतावत्पर्यन्तं वयम् आकारान्तधातूनां विषये चिन्तनं कृतवन्तः निच्छिधानं कथं भवति इति दृष्टवन्तः अधुना एजन्तधातूनां प्रसङ्गे किं भवति इति लिखितमस्ति आरम्भे ये ये धातवः एजन्तः सन्ति ते अन्ततो गत्वा आकारान्तः भवन्ति कथम् इत्युक्ते आदेश उपदेशे आदेश उपदेशे अशिति इति सूत्रेण अत्र सूत्रं किं वदति इत्युक्ते अशिति इति निमित्तम् अस्ति इत्युक्ते अशिति इति सप्तम्यन्तं पदमस्ति अशिति इत्युक्ते अत्र नाशित् अशित् तस्मिन् इति विग्रहवाक्यमस्ति तत्र नैतत्पुरुषसमासः अस्ति इत्युक्ते वयं पूर्वमेव दृष्टवन्तः तिंशित् सार्वधातुकम् इत्यनेन षित् प्रत्ययः सार्वधातुकप्रत्ययः भवति किन्तु अत्र तु अषित् प्रत्यये परे एव इदं कार्यं भवति अत्र कार्यं किमित्युक्ते एजन्तधातोः आत्वं भवति एजन्ताः दीर्घाकारान्ताः भवन्ति इति अत्र कार्यम् आत् प्रथमान्तम् आत् इत्युक्ते तत्र तपरस्तत्कालस्य इत्यनेन केवलं दीर्घ आकारः इति एव स्वीकर्तव्यम् एचः इति षष्ट्यन्तम् उपदेशे सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अशीति सप्तम्यन्तम् अपि च अत्र यथा ग्लै ग्ला भवति म्लै म्ला ध्यै ध्या शो शा सो सा वे वा छो च भवति अत्र एतेषु अहं ध्यै धातुं जानामि ध्यायति ध्यानम् एतादृशानि रूपाणि वयं शृणुमः अतः निच् प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम् आकारान्ताः इति कारणतः अर्ति ह्री व्लि रीक्नु ईक्ष्मा यातां पुङ्नौ इति सूत्रेण पुगागमः भवति इति सामान्यनियमः इत्युक्ते एकवारम् एजन्तधातवः आकारान्ताः भवन्ति चेत् पूर्वं यत् सूत्रम् उक्तमस्ति तेन सूत्रेण पुगागमः भवति इत्युक्ते पुक् इत्यस्मिन् ककारः इति संज्ञकवर्णः पुक् कित् अस्ति इति कृत्वा आद्यन्तौ टकितौ इति सूत्रेण स्थानिनः परं तत्र आयाति अग्रे पठामि वा आं भगिनि भगिनी एकः प्रश्नः अस्ति आदित्य उपदेशे शिति इति सूत्रेण प्रसज्य पर्युदास इति द्वे भावा आगच्छन्ति तस्य कृते किम् उच्यते वा अत्र अस्माकं विवक्षा नास्ति खलु भगिनि वक्तव्यं किम् अहमपि विस्मृतवती किन्तु स्मरामि तादृशविषयः आसीत् किम् इति पूर्वं तु अवगतवती एव एकनिमिषम् अत्र किम् अत्र अधुना विवक्षा अपि अत्र उपदेशे इत्यपि अस्ति खलु आमाम् अहं तद् वदामि अशीति इति प्रसज्य आमामामाम् एकनिमिषं वदामि अत्र तु किम् इत्युक्ते अत्र विवक्षा नास्ति भगिनि न वदामः किम् इत्युक्ते अत्र तु अनैमित्तिकम् इति अस्ति इति वक्तुमेव खलु तत्तु अधुना विवक्षा अस्ति बहु बृहत् विषयः अस्ति भगिनि बृहान् विषयः अस्ति भगिनि पूर्वं यथा अवसरः भवति पूर्वं सूत्रम् आगत्य तत्र तदा महोदय उक्तवान्, किन्तु गतवर्गे सः केवलम् उक्तवान् किमर्थं निमित्तं किं तत्र बलाबलचिन्तने तत्र आगच्छति खलु, बलाबलचिन्तने साधु साधु अवश्यः आगच्छति, किन्तु अधुना विवक्ष नास्ति भगिनि. किम् इत्युक्ते साधु किम् अत्र किम् इत्युक्ते अत्र अनैमित्तिकम् इति वक्तुमेव तद् वदति. किम् अस्ति यत्र षित् नास्ति इति भवति नैमित्तिकम् इति, यथा यङ् लुकि धातु इति उक्तवान् प्रत्ययः अपि नास्ति तत्र अपि तस्य कार्यं भवति आदित्य अशीति इति भवति प्रसज्य. यदि षित् भिन्नप्रत्यय आगच्छति तत्र भवति परिदास, किन्तु इति अहं पूर्णतया न अवगच्छामि. अहं मम तु अवगमनमस्ति, किन्तु उदाहरणम् अहम् अन्विष्यामि एकनिमिषं. किञ्चित् समयं ददातु, अहं पञ्चनिमिषं ददातु. पूर्वम् अत्र उपदेशे इति उक्तमस्ति खलु, उपदेशे इति वदनस्य आशयः कः इत्युक्ते औपदेशिकधातुः इति नास्ति अत्र अर्थः. अत्र उपदेशे इत्यस्य अर्थः अस्ति यत्र प्रक्रियायाम् उपदेशे इत्युक्ते अन्यसूत्रं किमपि आगत्य विकृतिं किमपि कृत्वा परिवर्तनं विकृतिः किमपि भूत्वा तदनन्तरम् एक ऐकारः आगच्छति चेत् अस्य सूत्रस्य प्रसक्तिः नास्ति. यत्र प्रक्रियायां धातुः इति संज्ञा प्राप्य यत् आगच्छति आदौ तद् ऐकारः अस्ति वा इति द्रष्टव्यम्. उपदेशे एव इत्युक्ते औपदेशिकावस्था इत्युक्ते औपदेशिक अवस्था इत्युक्ते अस्माकं पाणिनिना उपदिष्टाः द्विसहस्रदातवः इति नास्ति, उपदिष्टाः दातवः इति नास्ति. अत्र उपदेशे इत्युक्ते प्रक्रियायाम् उपदेशे इति, किमपि विकरणं न अभवत् आदौ एव ऐकारान्ताः सन्ति चेत् तेषां सर्वेषामपि ग्रहणं भवति अनेन. अस्तु, अनन्तरम् अत्र अशीति इत्युक्तमस्ति. अशीति इत्युक्ते किम्? अशीति इति किमपि नामकरणं किमपि नास्ति खलु, केवलं यत् षित् प्रत्ययः नास्ति चेत् तत्र सर्वत्र भवति कार्यं भवति इति आगमनम् अस्ति खलु, तादृशम् असं भवति इति. क्वचित् भिन्न इति अपि वक्तुं शक्नुमः, षित् भिन्नप्रत्ययः इत्युक्ते तत्रैव पर्युदास किमस्ति भेदः आयाति. यत्र वयम् इति वदामः प्रत्ययः नास्ति चेत् भवति किम् इति प्रश्नः उदेति खलु, तदपि भवितुमर्हति खलु. साधु तद् तस्मिन् विषये अहं किञ्चित् चिन्तयित्वा प्रसज्यङ्गुक् दातु इति भवति तत्र प्रत्ययः नास्ति लुक् भवति तदापि आदेशे उपदेशति तस्य कार्यं भवति तत्र कार्यम् इति वर्गे उक्तवान्. तदेव किन्तु अहम् अन्यत् अन्यस्मिन् पक्षे किं भवति इति तदर्थम् एकनिमिषं ददातु अहं भगिनि. अग्रे सरेण पूर्व आगामिवर्गे भवति भगिनि, यदा भवती उपदेशे प्रक्रियायाम् उपदेशे इति उक्तवती चेत् तत्र इत्संज्ञाकार्यं तु भवितुम् अर्हति किल? इत्संज्ञा इति आं भगिनि, इत्संज्ञा सर्वं सत्यम् अनुबन्धलोप अनन्तरम् औपदेशिक उपदेश अवस्थायाम् इति किम् इत्युक्ते किं वक्तुमिच्छामि चेत् यदि अतिदेशिकधातुः अस्ति चेत् अपि उपदेश अवस्थायां यदि ऐजन्तधातुः अस्ति चेत् तस्य तु कार्यं भवति एव आदेश उपदेशे अशीति इति सूत्रेण आकारान्त आसं भवति तस्य ऐकारस्य ग्लैङ्ग् इति प्रायः अहं न जानामि तस्य औपदेशिकरूपं किम् इति, प्रायः ग्लैङ्ग् इति अस्ति चेत् ण्यकारस्य लोपानन्तरमपि तद् एजन्तदातुः एव धातुः अस्ति. किमपि अन्यसूत्रम् आगत्य विकरणं न कृतं खलु, विकरणं न इति कृत्वा उपदेश अवस्था इति वक्तुं शक्यते. सम्यक्, धन्यवादः. किन्तु आतिदेशकसूत्रं प्रति तस्य अस्य सूत्रस्य प्रसक्तिः न भवति, साधु? न न न न, आतिदेशिकसूत्रम् इत्युक्ते किं भगिनि? यथा रिच् इति वयं योजितवन्तः भवतः नूतनप्रत्यय योजित्वा धातुः भवति, तद्भवति आतिदेशधातुः, साधु? तत्रापि आतिदेशिकधातुः अस्ति, तत्रापि प्रक्रियायां भवति. अस्माकं लेखि इति पूर्णं अधुना नूतनधातुः प्राप्तः खलु, अधुना नूतनधातुः प्राप्तः, अधुना नूतनप्रक्रिया अर्धधातुकप्रक्रिया भवति, तस्मिन् सन्दर्भे निश्चयेन भवति अस्य सूत्रस्य प्रसक्तिः. तदेव वदामि अहम्, उपदेशे इत्यनेन पाणिना उपदिष्टरूपम् इति नास्ति. अत्र उपदेशे इत्युक्ते प्रक्रियायां यत्किमपि विकरणं मा भवतु, आदौ यत् रूपं धातुः इति कृत्वा आदौ यत् रूपं प्राप्तं सः रूपं तत् रूपं यदि ऐकारान्तः एजन्तम् अस्ति चेत् तत्र एजन्तस्य आत्वं भवति. अनेन धातुः विकरणम् अभवत् न यदि पठति पाठी भवति तत्र तत्तु औपदेशिकधातोः विकरणं भूत्वा आतिदेशिकधातुः प्राप्तः, आतिकदेशे नूतनधातुः प्राप्तः, तस्यापि उपदेश अवस्था अस्ति इति अवगन्तव्यम्. अस्तु अस्तु, ओ इदानीम् अवगच्छामि. सो आतिदेशकधातु अपि यदि ऐकारान्त भवेत् तत्र अपि आदेश उपदेशति, तस्य कार्यं भवितुं शक्नोति. आम् सत्यम्, उपदेशे न केवलं यदि भूवादय धातव इति संज्ञा भूत्वा यदि यथा पाणिनि औपदेशकधातव अस्ति तेषां प्रति केवलं तस्य सूत्रस्य प्रसक्तिः नास्ति इति द्वे. ओके, इदानीम् अवगच्छामि, धन्यवादः भगिनि. अग्रे क्षम्यतां लक्ष्मी भगिनी, पूर्णं कृतवती भगिनी, एकं भ्रमः जातः पुनः, क्षम्यताम्. अहं किञ्चित् नूतन पृच्छतु भगिनि, अनुपृच्छतु भगिनी. अस्तु, अत्र आत् एच् भवति उपदेशे अशिति परे इति न सत्यम्? एकस्य स्थाने एषः आद् एषः स्थाने आत् इति प्रथमविभक्ति खलु, एषः स्थाने आत् प्रथमविभक्ति इत्युक्ते आदेशः भवति, आत् आगमः आदेशः इत्युक्ते ऐकारस्य स्थाने आत्. तत्तु सत्यम्, क्षम्यता भगिनि, एच् स्थाने आत् आगच्छति उपदेशे अशिति परे इति. किन्तु अशिति इत्युक्ते यत्र शित् न अस्ति, इत्युक्ते यदि यदि शप् विकरणप्रत्यय अस्ति चेत् तदनन्तरम् अशिति नास्ति. तत्तु अशित् नास्ति खलु, शप् तु विकरण शित् अस्ति, किन्तु अस्माकं यत्र आम् किन्तु अस्माकं निच् तु अशित् अस्ति, शित् नास्ति खलु, तर्हि निच् तु तत्तु सत्यं, निच् सत्यम् इत्युक्ते भ्वादिगणे सर्वं कार्यं न भवति, न भवति सत्यं, न भवति भगिनि. अत्र तु अस्माकं निच् प्रत्यये परे तु भवति एव, अस्माकं भ्वादिगणे एतादृशकार्यं किम् अस्ति इत्युक्ते भ्वादिगणे प्रसक्तिः एव नास्ति. अनन्तरं किम् अस्ति अस्माकं चुरादिगणे, चुरादिगणे भवितुम् अर्हति, चुरादिगणे भगिनि नीच् अस्ति चेत् भवति, किन्तु शाप् अस्ति भवति सत्य न भवति. धन्यवादः भगिनि. अत्र तु आम् आं धातोः गणम् अनुसृत्य किमपि नास्ति, केवलं प्रत्ययः अशित् अस्ति चेत् शित् नास्ति चेत् निश्चयेन अस्य प्रसक्तिः अस्ति, अस्य सूत्रस्य प्राप्तिः अस्ति वा इति पुनः द्रष्टव्यः, किन्तु प्रसक्तिः तु अस्ति भवति एव. धन्यवादः अग्रे भगिनी अत्र आदेच उपदेशे शीति तत्र जस्त्वसन्धिः अपि च विसर्गसन्धि पूर्वरूपसन्धि अस्ति वा अत्र आत् एच् आदेच् इति भवति तत्र जस्त्वसन्धिः एचः इति पदमस्ति इति कृत्वा तत्र विसर्गः लोपः भवति उपदेशे अशीति तत्र पूर्वरूपसन्धि इत्युक्ते अत्र अशीति इति वदामश्चेत् अस्माकम् अवगमनार्थं प्रथमतया एजन्तधातोः अनन्तरं णिच् योजयामः. णिच् इत्युक्ते आर्धधातुकप्रत्ययः न तु सार्वधातुकप्रत्ययः. इत्युक्ते सः णिच् प्रत्ययः तिङ् नास्ति षित् नास्ति इति कृत्वा आर्धधातुकप्रत्ययः इति कृत्वा अशीति इति पदं योजितं सूत्रे. अत्र तु आर्धधातुक सार्वधातुक इति किमपि न अपेक्षितं भगिनि. अत्र तु केवलम् आदेशे उपदेशे अशीति इति सूत्रं तु तावदेव अस्ति खलु. आर्धधातुक सार्वधातुक इति किमपि नास्ति. सार्वधातुक अवक्षायं विवक्षायां भिन्नकार्यं भवति इति सत्यं भवति. इत्युक्ते मम चिन्तनं इत्युक्ते अत्र सूत्रे अशीति इति लिखितमस्ति. अशीति इति पदस्य अवगमनार्थं तत्र अत्र उदाहरणं स्वीकृत्य परिशीलयामश्चेत् आरम्भे णिच् विधीयते. इत्युक्ते णिच् प्रत्ययः अशित् प्रत्ययः आर्धधातुकप्र णिच् इति आर्धधातुकप्रत्ययः अस्ति इति कृत्वा तस्य अन्यनाम अशित् प्रत्ययः इति वक्तुं शक्यते वा? आर्धधातुकप्रत्ययः इति किमपि नास्ति भगिनि. अत्र केवलं णिच् इति षित् नास्ति इति कृत्वा अशित् इति वक्तुं शक्यते. अस्तु, नैयसत्पुरुषसमासः अस्ति, षित् नास्ति इति तावदेव. अस्तु, सामान्यसार्वधातुकप्रक्रियायां किं भवति? अस्माकं तु यत्र तिङ्प्रत्ययः परे आगच्छति, लकारः अस्ति, तिङ्प्रत्ययः परे आगच्छति, तत्र तु कर्तरिषप् इति आगत्य कार्यं करोति खलु. विकर्णप्रत्ययः आगच्छति, तर्हि मध्ये यत्र विकर्णप्रत्ययः तु षित् अस्ति इति कृत्वा अस्य सूत्रस्य प्रसक्तिः प्राप्तिः न भवति. अत्र णिच् प्रत्ययः अशित् प्रत्ययः इत्युक्ते भिन्नरीत्या वक्तुम् इच्छामश्चेत् णिच् प्रत्ययः आर्धधातुकप्रत्ययः एव. इत्युक्ते आहत्य अन्ततो गत्वा अशित् प्रत्ययः इति एव स्वीकर्तव्यम्. नास्ति तादृशप्रत्ययः परे आगच्छति चेत् एजन्तदातूनाम् उपदेश अवस्थायां यदि एजन्त अत्र तु आदि उपदेशे इति विषयसप्तमी अस्ति तादृश उपदेश अवस्थायाम् एजन्तदाक्षिति अशिति इति तु अत्र तु निमित्तसप्तमी नास्ति इति महोदयस्य अग्रे वादम् आयाति. तत्र तु भिन्नवादः अस्ति. अशिति इति तु निमित्तसप्तमी नास्ति, निमित्तमेव नास्ति अस्य सूत्रस्य इति तदेव भगिन्या पूर्वं प्रश्नः उद्धृतः खलु. तदहम् अनन्तरं वयं चर्चयामः. किन्तु उपदेशे इति तु विषयसप्तमी अस्ति. तादृश उपदेश अवस्थायां यत्र धातु उपदेश अवस्थायाम् अस्ति तस्मिन् सन्दर्भे एजन्तदातुनम् आत्मं भवति इति. इत्युक्ते षित् प्रत्यये न परे न भवति इति विषयः. अत्र यथा अत्र उदाहरणं दत्तमस्ति ग्लै धातुः, ग्लै योगः णिच् ग्ला भवति, तदनन्तरम् इ योजयामः. तत्र ग्लै धातुः णिच् प्रत्ययं योजयामः. णिच् चुरादिगणे सर्वदा विधीयते. अत्र णिच् इत्यस्मात् चकार णकारयोः लोपः भवति. अत्र हलन्त्यं चुटु द्वयो द्वाभ्यां सूत्राभ्यां तयोः लोपः भवति. तेन इ एव अवशिष्यते. तत्र ग्लायुगः इ. अत्र एकदा एकवारम् आकारान्तधातुः भवति चेत् अर्ति ह्रीव्लीक्नुयि क्ष्मायातां पुङ्नौ सूत्रेण पुगागमः भवति. तत्र पुक् इत्यस्मात् ककारः अपगच्छति, उकारः अपि अपगच्छति उपदेशजनुनासिक इत् इत्यनेन. पकारः एव अवशिष्यते. अत्र ग्लायोगः पकारः योगः. तत्र णिच् इत्यस्मात् इकारः तत्र आगतः, तेन वर्णमेलनेन ग्लापि इति नूतनधातुः आतिदेशकधातुः इत्युक्ते सनाद्यन्ताधातवः इति सूत्रेण धातुसंज्ञां प्राप्नोति ग्लापि इति, ग्लापि योगः. तदनन्तरं पुनः तिङ् इत्युक्ते वर्तमानकालविवक्षायां तिङ् प्रत्ययस्य योजनेन तत्र शप् विधीयते, कर्तरि शप् आयाति तेन. तत्र शप् इत्यस्मात् आकारः अवशिष्यते. तत्र ग्लापि योगः आयोगः ति, तत्र सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भवति, ग्लापे भवति, ग्लापे योगः आयोगः ति. अत्र एकाराकारयोः मेलनेन एचोयवायावः इति सूत्रेण तत्र ग्लाप् अयादेशः भवति. तदनन्तरं वर्णमेलन वर्णमेलनेन ग्लापय इति तत्र नूतन अङ्गं सिद्ध्यति, ग्लापय योगः ति, ग्लापयति इति रूपम्. तथैव म्लै म्लापयति, ध्यै ध्यापयति, गै गापयति, रै रापयति, खै खापयति. परन्तु केषाञ्चित् एजन्तानां च आकारान्तानां च युक् भवति, न तु पुक्. अस्तु, इत्युक्ते एतावत्पर्यन्तम् एजन्तधातवः आदेश उपदेशे आशीति इति सूत्रेण आकारान्ताः भवन्ति. अनन्तरम् अर्तिह्रीव्लि सूत्रेण तत्र कार्यं पुगागमः भवति, किन्तु भिन्नरीत्या अत्र केषुचित् स्थलेषु विशिष्टधातुषु केषाञ्चित् एते धातवः औपदेशिकावस्थायाम् एजन्तधातवः एव, किन्तु विशिष्टधातुषु अत्र पुगागमस्य पुगागमः न भवति, अत्र युगागमः भवति. Silence, Madi. Maybe right. Okay, I'm sorry. Yukagamaha, Pukagama, Apavadaha. Shacha, Sah, Va, Yod, Vipam, Yuk. Sho, Cho, So, Hwe, Vye, Ve, पै इत्येषां धातूनां युक् आगमः भवति णिचि परे. पुगागमस्य अपवादः एतत् सूत्रं. शाश्च चाश्च साश्च ह्वाश्च व्याश्च वेश्च पाश्च तेषाम् इतरेतर योगद्वन्द्वः शाचा साह्या ह्वा व्या वेपाः, तेषां शाचा साह्य ह्वा व्या वेपाम्. तत्तु षष्टि आगच्छति इति दीयते. शाचासाह्वाया वेपां षष्ट्यन्तं युक् प्रथमान्तं द्विपदमिदं सूत्रम् अस्ति. ह्री व्लि रि क्नुयि क्ष्माम् यातां पुण्यौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं शाच्छा साह्वा व्या वेपाम् अङ्गानां युक् नौ अस्ति. तत् एतत् शाचासाह्वाव्या वेपां युक् एतत् सूत्रं वदति शोचोसो ह्वे व्ये वे पै इत्येषां सूत्राणां धातूनां युक् आगमः भवति निचि परे पुक् आगमः न भवति परं तत्तु ते सर्वेपि अपि शा दीर्घ आकारः आगच्छति अत्र आदे च उपदेशेषु इत्यनेन दीर्घ आकारः आगच्छति तद् एक एव वेश्च इति वदति न भगिनि तदपि वा एव आगच्छति वे वे अपि वा एव अस्तु अति ह्री ह्रीब्लि क्नु क्ष्मायातां पुण्यौ तत् तत् इत्यस्मात् निच् इत्यस्य नौ इत्यस्य अनुवृत्तिः आगच्छति अङ्गस्य अधिकारः अस्ति तदैव शाचा साह्वा या व्या वेपाम् अङ्गानां युक् नौ इति नौ तत्तु निच् प्रकार निच् अस्ति चेत् सम्यक् भगिनी एतत् सूत्रे शा छा सा वा व्या वे पां युक् अत्र वे तस्य कथम् आकारः न दत्तमस्ति सूत्रे कथं वे इति दत्तमस्ति वा इति किमर्थं दत्तम् अस्ति इति किं भगिनि सर्वे ये धातवः सन्ति शो तेषाम् आकारः पै अस्ति अथवा पाम् इति आकारः नास्ति महोदयेन पूर्वम् उक्तमासीत् किमर्थम् इति तु उक्तमासीत् किमर्थम् इत्युक्ते वे इति प्रायः धातुद्वयं स्यात् तस्य एकनिमिषं स्वीकुर्मः अग्रे दीयते वे इति अस्ति तत्तु वा एव आगच्छति आमां किन्तु किमर्थं शो इत्यस्य किमर्थं शा इति दत्तवान् खलु किमर्थं तथा न स्यात् इति भगिन्याः प्रश्नः तस्य महोदय पूर्वम् उक्तवान् आसीत् तदेव वदा न मया वे इति अस्ति तद् तद् परन्तु वे इति अत्र अस्ति परन्तु वा योगः युक् योगः णिच् इति आगच्छति आकारः एव आगच्छति परन्तु एतद् सूत्रे वे इति अस्ति इति मम संशयः अपि भवत्याः अपि तदेव संशयः आसीत् एकनिमिषं महोदयेन तस्य तु उत्तरं पूर्वं दत्तवान् आसीत् महोदय किम् इति अहं वर्गेण विवक्षितं किम् एतत् किम् उक्तवान् स बहुवारं शुद्धि कृतवान् किन्तु किम् अस्ति अहं न अवगच्छामि इति उक्तवान् अहं न जानामि एतस्य सूत्र प्रति उक्तवान् किम् उक्तवान् अहं न अवगतवती भगिनि न उक्तवान् मया न श्रुतं न उक्तवान् लक्ष्मी भगिनी नास्ति कोऽपि कोऽपि अस्ति न अस्ति न किन्तु उक्तवान् अहं बहुवारं शुद्धं कृतवान् किन्तु तस्य शुद्धं न भवति कारणं किम् अस्ति अहं न जानामि, किं शुद्धं कृतवान्, कुत्र दोषः अस्ति इति अहं न जानामि. तस्यापि महोदय म्यूट् कृतवन्तः सर्वे वचां, सो अतः द्रष्टुं न शक्नोमि, तं न पृष्टवत्. भगिनि अत्र अष्टाध्यायी डाट् काम् मध्ये पश्यन्ती अस्मि अहं, तत्रापि शाधा सा ह्वा व्या सर्वे धातवः आकारान्तधातवः उक्ताः अस्मिन् सूत्रे, केवलं वे एव तत्र वे इति दत्तमस्ति, तत् चिन्तनीयमेव. किन्तु इत्युक्ते अन्येषां धातूनां रूपाणि आकारान्तधातु रूपाणि दत्तानि, केवलं वे एव किमर्थं नास्ति इति. यदि पृथक् पृथक् महोदय लिखितवान् तत्रापि व्याश्च वेश्च पाश्च इति दत्तमस्ति. व्याश्च वेश्च वेश्च तत्तु सूत्रस्य तत्तु समीचीनं तदर्थम्. आं भगिनि, अत्र वैशिष्ट्यमस्ति किमपि पृष्टं पृष्टम् अग्रे अस्ति वा भगिनि पूरयति किम् एतत् किं रूपाणि अपि कृपया पूरयतु, तस्मिन् सन्दर्भे अहम् अन्विष्यामि एकनिमिषम्. आदेश उपदेशे शिति इत्यनेन येषाम् एजन्तधातूनाम् आत्वं शोचो सो ह्वे व्ये वे पै शो तनूकरणे कृशं करोति श्याति, तत्तु शायोगः युक् निच् योगः निच् शा शायी शाययति, छो छेदने च्यति, चा योगः युक् योगः णिच् चायि चाययति, शो अन्तकर्मणि समापनं करोति स्याति. अत्र शकारस्य परिवर्तनम् आगच्छति, किमर्थं वे इति एव दत्तं वा इति न दत्तम् इति. किमर्थम् इत्युक्ते यदि वा इति दत्तं चेत् अनेके वा इति धातवः सन्ति, तत्र भ्रमः स्यात् अस्माकं कः धातुः इति, तदर्थमेव वे इति एव सूत्रयुक्तमस्ति. शो इत्यस्य शा इति पश्यामः चेत् एकः एव शो धातुः अस्ति, एकः एव शा इति किमपि धातुः नास्ति, किन्तु वे इत्यस्य वा इति वयम् अन्विषामः चेत् अनेके धातवः सन्ति वा इति, तर्हि अस्माकं भ्रमः स्यात् इति कृत्वा पाणिनिः धन्यवादः. एतद् मया न बहुकालम् अभवत् इति कृत्वा मम तु मनसि किमपि नास्ति. तत्र श्रोतु सा कथम् आयाति मया न धातु आदेशः सः इति सूत्रे धातु आदेशः अस्तु अस्तु. सा योगः युक् योगः णिच् सायि योगः साययति धात्वादेशः मनसि तिष्ठति चेत् मे तु स्पर्धायां शब्दे च आह्वयति ह्वा योगः युक् योगः णिच् ह्वायि ह्वाययति व्येङ् संवरणे आच्छादयति व्ययति व्या योगः युक् योगः णिच् व्यायि व्याययति वेङ् तन्तुसन्ताने कुन्दस्य कार्यं वयति वायोगः युक् योगः णिच् वायि वाययति पै शोषणे शुष्कं करोति पायति पायोगः युक् योगः णिच् पायि पाययति पा पाने पायोगः युक् योगः णिच् पायि पाययति अस्तु अस्तु भगिनी अत्र प्रसज्य अनन्तरं पर्युदासप्रतिषेधः इति भवत्या पृष्टमासीत् खलु गते क्षम्यतां ततः तस्मात् पूर्वं मङ्गलवासरवर्गे पूर्वं समापितवन्तः किम् करपत्रं समापितं किम् इदं करपत्रं समाप्तवन्तः साधु ओ एकनिमिषं तर्हि शीघ्रम् अहं वदामि इकारान्त इकारान्त पञ्चनिमिषं स्वीकृत्य अहं वदामि इकारान्त इकारान्तधातूनां तु वयं तु पठनीयं किल किञ्चित् एव गतसप्ताहे वयं कृतवन्तः खलु अचोनिति इत्यनेन वृद्धिः भवति इति तर्हि कृ इत्यस्य वृद्धिवसंज्ञकवर्णः तु ऋका अत्र अस्माकं वृद्धिसंज्ञासूत्रं किम् आसीत् आदयिष्यति वृद्धिरादयिष्यति तर्हि आकारः एकारः ऐकारः ऐच्छति एव ऐकारः औकारः इति एव त्रयः एव सन्ति वृद्धिसंज्ञकवर्णः तर्हि कृ इत्यस्य पश्यामः चेत् तर्हि आकारः एव तत्र तु किमस्ति तुल्यासप्रयत्नम् इत्यनेन अस्य प्रयत्नं समानम् अस्ति इति कृत्वा तुल्यवर्णः अस्ति केवलम् आकारः तर्हि आकारः आयाति ऋकारस्य स्थाने आकारः आगच्छति अनन्तरम् अस्माकं नूतनसूत्रमस्ति उरण्ड्रपरः इति सूत्रमस्ति भिन्नसूत्रं यत् वदति यत्र ऋकारस्य स्थाने किमपि अचुवर्णः आयाति चेत् स च अचुवर्णः रपरः स्यात् इत्युक्ते तस्य वर्णस्य अनन्तरं रेपः अपि आगच्छति इति तर्हि उरण्ड्रपर्णः इत्येतेन का इर् इति प्राप्नुमः तर्हि कार् इति वृद्धिं कृत्वा तथा खार् इति रूपं तर्हि कार् योगः हि कारि इति अनन्तरं सनाद्यन्तदातवः इत्येन कारि इत्यस्य नूतनधातुसंज्ञा शप् योगः इति कारयति इति रूपं प्रश्नः अस्ति किम् अत्र ऋकारान्त ऋकारान्तधातूनां कृते तत्र प्रश्नः नास्ति खलु सरलमस्ति खलु हलन्तधातुः एकवारं वदतु सूत्रं पुनः वदामि अहं तत्र तु यत्र ऋकारः वा ऋकारः वा अस्ति द्वयोः अपि वयं तु जानीमः त्रयः एव वृद्धिसंज्ञकवर्णाः सन्ति वयं तु जानीमः अचोनिति इत्यनेन वृद्धिः भवति अधुना निच् प्रत्ययः परे अस्ति इति कृत्वा अचुवर्णस्य वृद्धिः भवति इति सूत्रं वदति तर्हि अच् अस्माकम् अचुवर्णः अस्ति ऋकारः अस्ति ऋकारः वा ऋकारः वा अस्ति अधुना ऋकारस्य ऋकारस्य वृद्धिवर्णः आदेशः भवतु इति सूत्रं वदति खलु तर्हि वृद्धिवर्णः कः वृद्धिवर्णः आकारः भवति वा ऐकारः वा औकारः वा इति प्रश्ने सति किम् इत्युक्ते ऋकारः किम् अस्ति ऋकारः तु मूर्धन्य अस्ति खलु मूर्धन्य अस्ति आकारः कण्ठ्यः अस्ति तर्हि ऐकारः ओकारः कण्ठोष्ठ्य अस्ति औकारः कण्ठतालु अस्ति ऐकारः तर्हि तत्र तु साम्यमेव नास्ति त्रिषु वर्णेषु अपि पुनः साम्यमेव नास्ति किन्तु तेषां तु तत्र त्रिषु मूर्धन्यस्य किञ्चिदपि साम्यम् अस्ति चेत् अस्य प्रयत्नस्य तु वयं तु आकारस्य इति वक्तुं शक्यते इति कृत्वा तत्र आकारः आदेशः भवति तर्हि यत्र आकारः आदेशः भवति तर्हि नूतन अधुना ऋकारस्य वा ऋकारस्य स्थाने वा आकारः आदेशः भवति वृद्धिसंज्ञकवर्णः आकारः तदनन्तरम् उरण्ड्रपरः इति अन्यत् सूत्रमस्ति यत् वदति यदि ऋकारस्य वा ऋकारस्य वा स्थाने कोऽपि अचुवर्णः आगच्छति चेत् सः च अचुवर्णः सर्वदा रपरः स्यात् इत्युक्ते तस्मात् परे रेपः निश्चयेन आयाति इति सूत्रं वदति उरण्ड्रपरः इति सूत्रम् इति कृत्वा यदा आकारः वृद्धिसंज्ञकवर्णः आकारः आगच्छति तस्मिन् समये रेपः अपि आगच्छति उरण्ड्रपरः इति सूत्रेण इति कृत्वा तर्हि कार् इति रूपं कृ इत्यस्य तु कार् इति भवति तृ इत्यस्य अपि तार् इति भवति अनन्तरं लिच् इत्यस्य इ इति योजनं भूत्वा कारि तारि हारि इति रूपाणि, नूतनदातवः अनाद्यन्तादातवः इति सूत्रेण. तदनन्तरम् अस्माकम् अधुना कारि इति नूतनधातुः, नूतनधातुः योगः तिङ् इति प्रत्यये सति, तिङ् इति प्रत्ययः परे आगच्छति खलु अस्माकं कर्तृके, तिङ् प्रत्ययः आगच्छति. तर्हि तत्र कर्तरतके अस्ति इति कृत्वा कर्तरि शप् इति अनेन शप् विधीयते, तर्हि कारयति इति रूपम्. प्रथमं तु वयं तु जानीमः खलु प्रक्रिया कारि इति अस्ति, अनन्तरं तु सार्वधातुक आर्धातुकयोः इत्यनेन कारे भवति ऐकारः, एकारः भवति, तदनन्तरम् एचोवयावायावः इत्यनेन कारै इति भवति, कारयति इति रूपं प्राप्नुमः. प्रश्नः अस्ति किम् अत्र? न, अनन्तरम् अस्ति हलन्तदातवः इति अस्ति, तत्र तु अधुपद इति यत्र अस्ति वयं तु जानी पूर्वं दृष्टवन्तः अतोपदायः इति सूत्रं. यदि उपदावर्णः ह्रस्वकारः अस्ति चेत् ह्रस्वकारस्य वृद्धिः इति, पुनः ह्रस्वकारस्य तु अस्माकं वृद्धिसंज्ञकवर्णाः तु त्रयः एव सन्ति, आकारः ऐकारः औकारः इति. तत्र तु आकारस्य साम्यम् अस्ति ह्रस्वकारेण सह इति कृत्वा आकारः भवति. तर्हि पाट् इति अस्ति, पाट् योगः निच् पाटि इति नूतनधातुः, पुनः पाठयति योगः शप् योगः इति पाठयति इति रूपं प्राप्नुमः. तर्हि उपदायां यदि ह्रस्वकारः अस्ति चेत् तत्र तु दीर्घाकारः वृद्धिवर्ण वृद्धिसंज्ञकवर्णः आयाति इति. प्रश्नः अस्ति किम् अत्र अधुपदधातूनां कृते? नास्ति. आम्, इदुपदधातुः अस्ति चेत् वयं तु जानीमः एव पूर्वन्तलघुपदस्य सुपरिचितसूत्रमस्ति. इक् ह्रस्व इक् वर्णस्य इत्युक्ते ह्रस्व इकारः वा ओकारः वा अस्ति चेत् इक् वर्णः अस्ति, अत्र इकारः अस्ति इति कृत्वा इकारस्य गुणसंज्ञकवर्णः अस्ति, अस्माकं गुणवर्णः अस्ति. गुणसंज्ञकवर्णः तु त्रयः सन्ति, के के सन्ति? ह्रस्व अकारः, एकारः, ओकारः. ओकारः इति सूत्रं किम् आसीत् भगिनि? तेन एव कारणेन, संज्ञासूत्रेण एव कारणेन अत्र इकारस्य स्थाने वृद्धिसंज्ञक क्षम्यतां गुणसंज्ञकवर्णः एकारः आयाति. किमर्थम् इत्युक्ते इकारः तु तालव्यः अस्ति, एकारः तु कण्ठतालु अस्ति इति कृत्वा तत्र साम्यं वर्तते इति कृत्वा एकारः आगच्छति. अस्य प्रयत्नः समानमस्ति इति कृत्वा तर्हि एकारः लेक् इति, अनन्तरं लेखि इति नूतनधातुः, पुनः तिङ् प्रत्ययः परे आगच्छति, शप् कर्तरि शप् इति आगत्य लेखयति इति रूपं साधयामः. इदुपदस्य प्रश्नः नास्ति खलु? तथा एव उदुपदस्य उकारः अस्ति, उकारः तु ओष्ठ्यवर्णः अस्ति, तर्हि अस्माकं त्रयः वर्णाः सन्ति, पुनः पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः. तर्हि गुणवर्णः इति पश्यामः चेत् ह्रस्वकारः, एकारः, ओकारः इति. उकारः तु ओष्ठ्यः अस्ति, ओकारः कण्ठोष्ठ्यः अस्ति इति कृत्वा ओकारः आयाति, साम्यम् अस्ति इति कृत्वा अत्र भो इति भवति, बोधि इति नूतनधातुः, बोधयति इति क्रियापदरूपम्. तत्रापि प्रश्नः. अनन्तरं ऋतुपदधातुः, पुनः अत्र तु पुगन्तलघुपदस्य च गुणः भवति, तर्हि अत्र तु ऋकारस्य पुनः यदा पूर्वम् उक्तम् आसीत् वृद्धिविषये, तथा एव अत्रापि ऋकारः मूर्धन्यवर्णः अस्ति, अत्र तु गुणसंज्ञकवर्णः तु ह्रस्वकारः, एकारः, ओकारः इति त्रयः सन्ति. एकारः, ओकारः कण्ठोष्ठ्य कण्ठथालु अस्ति, तस्य तु साम्यं तथा नास्ति, तर्हि कण्ठ्य स्वीकुर्मः वयं, कण्ठ्य एव अधिकं तस्य साम्यं वर्तते इति कृत्वा कण्ठ्यवर्णः ह्रस्वकारं स्वीकुर्मः. तर्हि ह्रस्वकारः ऋकारस्य स्थाने ह्रस्वकारः आगच्छति, गुणसंज्ञकवर्णः. अधुना यत्र यत्र ऋकारस्य स्थाने अचुवर्णः आगच्छति सः च अचुवर्णः रपरः भवति, उरन् रपरः इति सूत्रेण. तर्हि अत्र रेपः परः आगच्छति इति कृत्वा कर् इति भवति, तर्हि कर् इष् कर्ष् इति रूपं, कर्षयोगः इ कर्षि इति नूतनधातुः, पुनः किङ् प्रत्ययः आगच्छति, कर्तरि शप् इति शप् विकरणप्रत्ययः आगच्छति, कर्ते कर्षयति इति रूपं प्राप्नुमः. अनन्तरम् अन्यशेषदातवः इति अस्ति, यत्र लघु इकपि नास्ति, अत्तुपदापि नास्ति, अनन्तरम् अजन्तदातुः अपि नास्ति, हलन्तदातुः अस्ति चेत् अत्र तु उपदायां किं कः वर्णः अस्ति, व्यञ्जनमस्ति बुक् इत्यस्मिन्, अनन्तरम् एदेस् इत्यस्मिन् उपदायाम् एकारः अस्ति, ह्रस्व लघु इक् वा ह्रस्वकारः वा नास्ति, तर्हि इति कृत्वा तत्र तु किमपि कार्यं नास्ति, केवलं वर्णमेलनं बुक्कयति एदयति इति रूपाणि. प्रश्नः नास्ति खलु अत्र? न. अस्तु, अत्र भगिन्या यत् पूर्वं पृष्टमासीत् यदि यदि श्रोतुमिच्छन्ति चेत् कृपया तिष्ठन्तु, नो चेत् गन्तुमिच्छन्ति चेत् कृपया गच्छतु. अत्र तु भगिन्याः प्रश्नः आसीत् प्रसज्य पर्युदासप्रतिच्छेदानां किं विषयः कः इति पृष्टवती. आदेश उपदेशे अशिति इति यत्र अशित् इति अस्ति, अशिति इति उक्तमस्ति, तत्र किम् इत्युक्ते वयं तु तद् वदामः, वयं तत्तु प्रसज्य प्रतिषेधः इति वदामः. किमर्थं प्रसज्य प्रतिषेधः इत्युक्ते किम् इत्युक्ते, अस्माकम् आदेश उपदेशे अशिति इति अस्ति, अशिति इति किमपि प्रत्ययः नामकरणमपि नास्ति, प्रत्ययः अपि नास्ति खलु, केवलम् अशिति इत्युक्ते किं, यदि वयम् अशिति इति वयं यदि वयम् अशिति इत्यनेन तत्र प्रत्ययम् अपेक्षितं किम्, अशित् प्रत्ययः इति चिन्तनीयं किम् इति प्रश्नः आगच्छति. अशित् इति प्रत्ययः अस्ति वा इत्युक्ते किमपि प्रत्ययः यत् अशित् अस्ति इति तत्र प्रत्ययः अपेक्षितं वा इति प्रश्नः आगच्छति. तर्हि तस्य उत्तरम् अस्ति तथा नास्ति. अस्माकं वाक्यम् अस्ति शित् नास्ति चेत् कार्यं भवतु इति अस्ति. उदाहरणार्थम् यत्र यङ् लुक् अस्ति, यङ् लुक् अपि आक एजन्तदातोः आत्मं भवतु इति अस्ति. किम यङ् लुक् किं भवति इत्युक्ते यङ् इति प्रत्ययस्य पूर्णतया लुक् भवति इत्युक्ते प्रत्ययः एव न तिष्ठति. तस्य प्रत्यय लुक् लुमान् इति अस्ति इति कृत्वा लुम न लुमताङ्गस्य इत्यनेन प्रत्ययस्य यत् लक्षणम् अस्ति तदपि अपगच्छति यत्र लुमान्तः सन्ति इति कृत्वा. तर्हि पूर्णतया अपगच्छति लुक् यङ् लुक् प्रत्ययस्य इति कृत्वा तत्र यदि वयम् एजन्तदातुः प्राप्नुमः तत्र तु एजन्तस्य आत्मं निश्चयेन भव वयम् अपेक्षामहे वयम् इति कृत्वा अत्र अशिति इत्यनेन कोऽपि प्रत्ययः यः शित् अस्ति इति नास्ति अत्र प्रश्नः. शित् अस्ति चेत् न भवतु इत्येव अस्ति इत्युक्ते शून्यम् अस्ति चेत् अपि शून्यमपि शित् नास्ति शित् अस्ति किमिति तदर्थमेव वयं वाक्यद्वयं रचयामः आदेश उपदेशे अशिति इति सूत्रस्य. प्रथमवाक्यम् अस्ति किम् एजन्तदातूनाम् आत्वम् उपदेशावस्थायां भवतु इति. द्वितीयवाक्यम् अस्ति यदि शित् प्रत्ययः अस्ति चेत् न भवतु इति. इत्युक्ते प्रथम यत्र यङ् लुक् भवति यदि शप् प्रत्ययः आगच्छति चेत् द्वितीयवाक्यस्य कारणेन वयं तु निषेधं कुर्मः, एजन्तदातूनाम् आत्वं न भवति. किन्तु यत्र प्रत्ययः एव नास्ति, उदाहरणार्थं यङ् लुकि प्रत्ययः एव नास्ति, पूर्णतया अपगच्छति, तस्मिन् सन्दर्भौ प्रथमवाक्यम् अस्माकं तिष्ठति साध्वीकरोति, साध्वीकरोति अस्माकं विवक्षा. प्रथमवाक्यं यत् वदति एजन्तदातोः आत्मं भवतु इति वदति खलु, तेन कारणेन आत्मं भवति. किन्तु द्वितीयस्य तु प्रसक्तिः नास्ति, शित् नास्ति, शित् अस्ति चेत् न भवतु इति अस्ति. अस्माकं यङ् तु यङ् लुक् तु शित् नास्ति इति तस्य तु प्रश्नः एव न भवति इति कृत्वा प्रथमवाक्येन वयं साध्यीकरोति अस्माकं कार्यं साधयामः वयं प्रथमवाक्येन. तर्हि तादृशः यत्र निषेधः भवति, अत्र तु नञ् समासः अस्ति, अन्यत्रापि वयं पश्यामः यत्र नञ् समासः अस्ति. नञ् समासः यत्र यत्र वयं सूत्रेषु पश्यामः तत्र तु अस्माकं प्रश्नद्वयं भवितुम् अर्हति. अस्माकं नञ् समासः यदि निषेधककार्यमस्ति खलु, नञ् समासः इत्युक्ते अ इति योजनेन निषेधं भवति, षित् अषित् इत्यनेन षित् इत्यस्य निषेधकं भवति. तर्हि यत्र नञ् समासः प्रयोगः अस्माकं सूत्रेषु प्रयोगः भवति तत्र प्रश्नद्वयं प्रश्नः उद्भवति. एतादृशप्रतिषेधः निषेधः प्रतिषेधः पर्युदासप्रतिषेधः वा प्रसज्यप्रतिषेधः वा इति. यत्र वयं प्रसज्यप्रतिषेधः इति वदामः तत्र तु अस्माकं किम् अस्ति, शून्यमस्ति चेदपि किमपि नापेक्षते प्रसज्यप्रतिषेधे. यदि शून्यमस्ति चेदपि तदपि सङ्गच्छति. यदि यत्र वयं पर्युदासप्रतिषेधः इति वदामः तदर्थं भिन्नसूत्रम् अस्माभिः पूर्वं चर्चितमासीत्, अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति. अर्थवत् भवति, यत् अर्थवद् अस्ति, अधातुः धातुः नास्ति, अप्रत्ययः. अप्रत्ययः इत्यनेन तस्मिन् सूत्रे प्रत्ययः इत्यनेन प्रत्ययानां ग्रहणं भवति. अनन्तरं प्रत्ययग्रहणे तदन्तः ग्राह्याः इत्यपि वयं जानीमः खलु. तर्हि अप्रत्ययः इत्यनेन प्रत्ययान्तानामपि ग्रहणं भवति इति कृत्वा तत्र तु किमपि प्रत्ययम् अपेक्षितमस्ति. अप्रत्ययः इत्यनेन तत्र तस्मिन् सूत्रे अर्थवत् अदाहु अधातु अप्रातिपदिकम् इति सूत्रे किमपि प्रत्ययम् अपेक्षितं तदस्ति पर्युदासप्रतिषेधः अस्ति. तादृश किमपि प्रत्ययम् अपेक्षितं तादृशम् अस्ति चेत् तस्य प्रातिपदिकसंज्ञा न भवति इति, प्रत्ययम् प्रत्ययान्तः वा. तर्हि अनेन किं भवति इत्युक्ते वयं किम् इत्युक्ते अस्माकं अस्माकं घञ् इति एकः प्रत्ययः अस्ति सार्वत्रिकं सर्वेषां प्रातिपदिकात् परे घञ् प्रत्ययः विधीयते एव. हारः भोगः आं भगिनि. तर्हि तादृश हार भोग इत्यत्र आगच्छति तत्र तु गञ् प्रत्ययः अस्ति. रम् धातुः अस्ति, रम् धातुतः गञ् प्रत्ययः भूत्वा राम इति आगच्छति, राम इति आगच्छति. तत्तु तादृश राम इति अधुना वयं तु उक्तवन्तः अधातु अप्रत्ययः इति अप्रातिपदिकम् इति अस्ति. तत्र तु अप्रत्ययः इति पर्युदास प्रतिषेधः इति वयं उक्तवन्तः. इत्युक्ते किमपि प्रत्ययम् अपेक्षते इत्युक्ते तत्र घञ् इति प्रत्ययः यत्र आगच्छति तत् तु निषेधयति. घञ् इति राम इति शब्दः प्रातिपदिकं नास्ति इति सूत्रं वदति. तत्तु सत्यमस्ति, किन्तु केन सूत्रेण पुनः तस्य प्रातिपदिकसंज्ञा भवति इति प्रश्ने सति अग्रिमसूत्रमस्ति कृत्तद्विधसमासश्च इति सूत्रमस्ति. घञ् इति कृत् प्रत्ययः अस्ति, प्रातिपदिकं प्राप्नुमः खलु धातुतः प्रातिपदिकं यत् प्राप्नुमः तत्तु कृत् प्रत्ययः अस्ति. तर्हि गञ् इति कृत् प्रत्ययः अस्ति, तर्हि कृत् अतितसमासत इति सूत्रेण वयं तस्य प्रातिपदिकसंज्ञा भवति. किन्तु साक्षात् अर्थवत् अधातु अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रेण राम इति पदस्य प्रातिपदिकसंज्ञा नास्ति, साक्षात् तु न भवति एव. तर्हि यत्र यत्र अस्माकं नैन् इति तत्पुरुषसमासस्य प्रयोगः भवति सूत्रेषु तत्र प्रश्नद्वयं भवति, पर्युदासप्रतिषेधः वा प्रसज्यप्रतिषेधः वा. पर्युदासप्रतिषेधः इत्युक्ते किमपि अपेक्षते अधातुः इति यदमान किमपि तत्र अपेक्षते, धातुरूपी किमपि अपेक्षते, तादृशं न भवतु इति. अनन्तरम् अप्रत्ययः इत्यनेन शून्यं तत्र न शून्यस्य ग्रहणं न भवति. किन्तु यत्र प्रसज्यप्रतिषेधः भवति तत्र तु केवलं मास्तु इत्येव अस्ति. किमित्युक्ते तत्र तु वाक्यद्वयं रचयामः तादृशसन्दर्भेषु, वाक्यद्वयं रचयित्वा शून्यस्य अपि ग्रहणं भवति यत्र प्रसज्य प्रतिषेधः भवति चेत्. किमपि नापेक्षते तत्र अशिति इत्यनेन शित् नास्ति इति अस्ति, किमपि प्रत्ययः भवतु इति प्रश्नः एव न उदेति. शून्यमस्ति चेदपि तस्य प्रसक्तिः प्राप्तिः भवति सूत्रस्य. भगिनि अर्थवद्धातु अप्रत्ययः इति वयं शत्रुन्त यदि पाठं कृतवन्तः तत्र वयं पठितवन्तः तस्मिन्नेव करपत्रे एषा चर्चा जाता भगिनि. प्रातिपदिकत्वम् इति करपत्रमासीत् तत्र सञ्जातम् एतत् एषा चर्चा सञ्जाता. तदनन्तरं बलाबलचिन्तने अपि पुनः अशीति आदेशोपदेशे अशीति इति आगच्छति. अत्र वयं दृष्टवन्तः अशित् इति किमपि प्रत्ययः नास्ति इति कृत्वा शून्यमपि गृह्णाति खलु, तर्हि तादृशप्रत्ययः नास्ति, तर्हि इति कृत्वा अनैमित्तिकम् इति वयं वदामः. तर्हि वयं किं दृष्ट अपरनिमित्तिकम् अङ्गकार्यम् इति विषये, अङ्गकार्यस्य विषये पश्यामः चेत् यत्र निमित्तमेव नास्ति तस्य तु अङ्गकार्यं भवति खलु. अपरनिमित्तिक इति किम् अस्ति उपदेशे, इत्युक्ते तत् तत् सूत्रं प्रातिपदिकम् इत्युक्ते किम् इति संज्ञासूत्रम् इत्युक्ते प्रातिपदिकम् इत्युक्ते अर्धवान् भवतु अपि च अधातुः अप्रत्ययः भवति चेत् तदेव प्रातिपदिकम् इति संज्ञासूत्रं तत् सूत्रं. किन्तु वदतु भगिनि किम् आसीत् भगिनि? न अहं तु बलाबलचिन्तने वदन्ती अस्मि. यन्त बहिरङ्गम् इति वदामः, बहिरङ्गसमुदायस्य अन्तर्भूतानि अङ्गानि अन्तरङ्गम् इति दृष्टवन्तः. तर्हि अस्माकं तु निमित्तमेव नास्ति चेत् तत्तु अन्तरङ्गं भवति खलु, शून्यं निमित्तं चेत् तद् अन्तरङ्गं. तर्हि सर्वदा तु आदेश उपदेशे इति सूत्रम् अन्तरङ्गसूत्रं भवति. किमर्थम् इत्युक्ते निमित्तमेव अस्य सूत्रस्य निमित्तमेव नास्ति इति वयं वदामः. अस्तु, अशित् इति किमपि निमित्तं नास्ति इति. पुनः तत्तु पर्युदासप्रतिषेधः आसीत् इति मन्तव्यं. पुनः पठामि भगिनि, केवलम् एतदेव. अत्र किम् इत्युक्ते यत्र यत्र वयं नयन् समासं वयं पश्यामः सूत्रेषु, तत्र नयन् समासस्य कः अर्थः इति अवगन्तव्यः इति महोदयेन तत्र प्रदर्शितं. केवलं नयन् समासः इत्यनेन वयं तत्र एतावत्पर्यन्तं वयम् अस्तु नास्ति इति उक्तमस्ति इति मत्वा वयम् अग्रे गच्छामः. किन्तु तस्य इतोपि विषयाः सन्ति, शून्यमपि गृह्णाति किम् इति प्रश्नः आगच्छति इति कृत्वा पर्युदास प्रसज्य इति विषयद्वयं महोदयेन प्रतिपादितम्. इत्युक्ते भगिनि अत्र प्रतिषेधः द्विविधः, इत्युक्ते पर्युदासप्रतिषेधः अपि च प्रसज्य प्रतिषेधः. अस्तु, पर्युदास इत्युक्ते अत्र प्रोहिबिटिव् रूल् इति दत्तम् अस्ति, इत्युक्ते प्रतिषेधः द्विविधम् अस्तु. द्वौ अपि प्रतिषेधः एव, किन्तु पर्युदास इत्यस्मिन् किमपि अपेक्षितं, शून्यं न गृह्णाति. किन्तु यत्र प्रसज्यप्रतिषेधः अस्ति तत्र तु शून्यमपि गृह्णाति. तत् किमर्थमित्युक्ते अस्माकं वाक्यरचना, वयं तु वाक्यं वाक्यद्वयं रचयामः तस्य कृते, तस्य यत्र नैन् आगच्छति तस्य कृते भिन्नवाक्यं वयं रचयामः. एकस्मिन् वाक्ये न वयं न स्थापयामः, लैक् ऐ मीन् वि डोण्ट् से आदेश एषः धातोः आत्वं भवति उपदेशावस्थायाम् अशिति प्रत्यये परे इति न वक्तुं शक्यते, तथा न वदेम. किमर्थम् इत्युक्ते अशिति इत्यनेन कः अर्थः इत्युक्ते षित् मास्तु इति उक्तमस्ति, इत्युक्ते किमपि नास्ति चेदपि तस्य ग्रहणं भवति इति कृत्वा वाक्यद्वयं रचयामः वयं. यत्र यत्र वयं पर्युदासप्रतिषेधः भवति तत्र तत्र अस्माभिः वाक्यद्वयं रचनीयम्. नैन् इति यत्र आयाति तस्य तु द्वितीयवाक्यं कृत्वा वयम् अस्माभिः रचनीयं भवति. सो आदेशे उपदेशे शिति इति सूत्रेण आदेश इति अस्ति पर्युदास. आदेश इति तत्तु पूर्वं मया उक्तमासीत् खलु, आदेश इति क्षम्यताम्, आदेश इति आदेश किमस्ति एष धातु आत्वं भवेत् तत् भवति पर्युदास. एष धातु आत्वं शिति परे न भवेत् वा अशिति अस्ति तद् भवति प्रसज्य वाक्यं, द्वितीयवाक्यम् अस्तु. द्वे वाक्ये एतस्मिन् सूत्रे द्वे पर्युदासपि आगच्छति प्रसज्य अपि आगच्छति, साधु न न आदेशोपदेश किमर्थं पर्युदास इति प्रथमवाक्ये पर्युदास एव नास्ति खलु, किमपि न अपेक्षते खलु, केवलम् एषः धातुम् आत्वम् उपदेशावस्थायाम् उपदेशे इति विवक् तत्र तु विषयसप्तमी अस्ति भगिनि, उपदेशयति, निमित्तसप्तमी नास्ति. तर्हि निमित्तरूपेण न मन्तव्यम्. उपदेशावस्थायाम् एजन्तदातोः आत्वम् इति तावदेव प्रथम तावदेव. आमामां तर्हि अस्माकम् अवगमनं कीदृशं भवेत् इति तत्र आगच्छति भगिनि. अत्र मम एकः प्रश्नः अस्ति. अस्मिन् करपत्रे शो इति धातुः अस्ति तनुकरणे इत्यस्मिन् अर्थे. तत्र णिजन्तरूपं शाययति इति रूपं लिखितम् अस्ति. किन्तु यदि वयं शीङ् धातुं स्वीकुर्मः चेत् तत्र शेते इति साधारणलट् रूपं, किन्तु णिजन्तरूपं पश्यामश्चेत् शाययति इति रूपमेव तत्रापि दत्तमस्ति. इत्युक्ते अत्र यदा कदापि शाययति इति पदं पश्यामश्चेत् तत्र शीङ् धातोः शेते इत्यस्य णिजन्तरूपं वा अथवा शो धातोः रूपं वा इति कथं ज्ञातव्यम्? अहं तत्तु ज्ञातुं न शक्यते भगिनि. शेते इत्युक्ते निद्राति इत्यस्मिन् अर्थे, स्वप्ने. अन्यं शाययति इति किम्? अन्यं शायते प्रेरणार्थे णिच् णिजन्तरूपं शीङ् धातोः तत्र कृष्णं करोति. अत्र तत्र अर्थमस्ति अस्ति. सन्दर्भानुसारं वयं अहं तावदेव इति मन्ये भगिनि. यदि अवगमनं सम्यक् नास्ति चेत् विपरीतक्रमे अस्माकं तु अनेके दातादृश यत्र दातवः साम्यं वर्तते, अनेके दातवः सन्ति खलु भगिनि. अत्र अन्यस्मिन् दिने दृष्टवती किमस्ति, आलिङ्ग लिङ्ग् इति धातुः गतौ इति अर्थे अपि अस्ति, अनन्तरम् आलिङ्गनं करोति इति तस्मिन् अर्थे अपि अस्ति. ममापि यत्र द्विसहस्रं दातवः एव सन्ति, किन्तु तथापि अग्नि अत्रैव पश्यतु. ह्यः इत्युक्ते गते सप्ताहे इति मम चिन्तनम्. अत्र पश्यतु पै धातोः रूपं पै शोषणे इति दत्तमस्ति, पाययति इति रूपं. किन्तु अत्र पिबति इत्यस्य कृते पाधातुः पाययति एव. यदि सम्यक् अवगमनं नास्ति चेत् तस्य पुकागमः कुर्मः चेत् इतोपि भ्रमः जायते. पापयति पापयति अस्तु. न जाने भगिनि कथं जानीमः इति. एकैकस्य तु पाययति इति किमस्ति, शुष्कम् इत्यस्य विपरीत अर्थे आगच्छति. अत्र तु पै इति शोषणे इति भिन्नस्य पै धातुः अस्तु. साधारणपदमेव शुष्कः अथवा शुष्कं भवति. शुष्यति अद्य एव अहं दृष्टवती, शुष्यति दिवादिगणीयधातुः, तत्र शुष् धातुः. किन्तु तस्मिन्नेव अर्थे अत्र पै धातुः दत्तमस्ति, पाययति अस्तु. विरमामः किल? धन्यवादः भगिनि. धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः भगिनि. Thank you.